कृष्णयजुर्वेदतैत्तिरीयशाखायाम् प्रथमकाण्डे तृतीयप्रपाठकस्य घनपाराजनप्रारम्भः। देवस्य त्वा त्वा देवस्य देवस्य त्वा सवितुः सवितुस्त्वा देवस्य देवस्य त्वा सवितुः सवितुः सवितुस्त्वा त्वा सवितुः प्रसवे प्रसवे सवितुस्त्वा त्वा सवितुः प्रसवे सवितुः प्रसवे प्रसवे सवितुः सवितुः प्रसवे श्विनोरश्विनो प्रसवे सवितुः सवितुः प्रसवे श्विनो सवे श्विनोरश्विनः प्रसवे प्रसवे श्विनोर्बाहुभ्याम् बाहुभ्यामश्विनः प्रसवे प्रसवेश्विनोर्बाहुभ्याम् प्रसवैति प्रासवेश्विनोर्बाहुभ्याम् बाहुभ्यामश्विनोरश्विनोर्बाहुभ्याम् पूष्णः पूष्णो बाहुभ्यामश्विनोरश्विनोर्बाहुभ्याम् पूष्णः बाहुभ्याम् पूष्णः पूष्ण बाहुभ्याम् बाहुभ्याम् पूष्णोहस्ताभ्यागुंस्ताभ्याम् पूष्णो बाहुभ्याम् बाहुभ्याम् पूष्णोहस्ताभ्याम् बाहुभ्यामिति बाहुभ्याम् उष्णहस्ताभ्यागुंहस्ताभ्याम् अन्तरिक्षायान्तरिक्षायत्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षा त्वा पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वा पृथिव्यै पृथिव्यै त्वा सुन्धतागुं सुन्धतान् त्वा पृथिव्यै पृथिव्यै त्वा सुन्धता सुन्धतागुं सुन्धतान् त्वा सुन्धतान् लोको लोकसुन्धतान् त्वा सुन्धतान् लोकः सुन्धतान् लोको लोकसुन्धतागुं सुन्धतान् लोकः पितृषदनः पितृषदनो लोकसुन्धतागुं सुन्धतान् लोकः पितृषदनः लोकः पितृषदनः पितृषदनो लोको लोकः पितृषदनो यवो यवः पितृषदनो लोको लोकः पितृषदनो यवः पितृषदनो यवो यवः पितृषदनः पितृषदनो यवोऽस्य यवः पितृषदनः पितृषदनो यवोऽसि पितृषदन इति पितृसदनः यवोऽस्य यवो यवोऽसि यवय यवयासि यवो यवोऽसि यवयासि यवय यवयास्यसि यवयास्मदस्मद्यवयास्यसि यवयास्मदो यवयास्मदस्मद्यवय यवयास्मद्वेषो द्वेषोऽस्मद्यवय यवयास्मद्वेषः स्मद्वेषो द्वेषोऽस्मदस्मद्वेषो यवय यवयद्वेषोऽस्मदस्मद्वेषो यवय द्वेषो यवय यवयद्वेषो द्वेषो यवयारातीररातीर्यवयद्वेषो द्वेषो यवयारातीः यवयारातीररातीर्यवय यवयारातिः पितृणामरातीर्यवय यवयारातिः पितृणामरातिः पितृणां पितृणामरातीररातिः पितृणागुं सदनगुं सदनं पितृणामरातीररातिः पितृणागुं सदनं पितृणागुं सदनगुं सदनं पितृणां पितृणागुं सदनमस्यसि सदनं पितृणां पितृणागुं सदनमसि सदनमस्यसि सदनगुं सदनमस्युदुदसि सदनगुं सदनमस्युदुदस्यस्युद्दिवं दिवमुदस्यस्युद्दिवग्स्तभानस्तभानदिवमुदुद्दिवग्स्तभानादिवग्स्तभानस्तभानदिवं प्रजां प्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृगुं हप्रजां द्रगुं हदृ प्रजान्द्रको ह राजो राजो दृगो ह प्रजाम् प्रजान्द्रको ह राजः रामिति प्राजा राजो राजो दृगो ह दृगो ह राजस्पोषम् पोषको राजो दृगो ह दृगो ह राजस्पोषम् राजस्पोषम् पोषकम् राजो राजस्पोषम् दृगुम् ह दृगुम् ह पोषकम् राजो राजस्पोषम् दृगुम् पोषम् दृगो ह दृगो ह पोषम् पोषम् दृगो ह घृतेन घृतेन दृगो ह पोषम् पोषम् दृगो ह घृतेन ह घृतेन घृतेन दृगुम् ह दृगुम् ह घृतेन द्यावा पृथिवी द्यावा पृथिवी घृतेन दृगुम् ह दृगुम् ह घृतेन द्यावा पृथिवी घृतेन द्यावा पृथिवी द्यावा पृथिवी घृतेन घृतेन द्यावा पृथिवी आद्यावा पृथिवी घृतेन घृतेन द्यावा पृथिवी आद्यावा पृथिवी आद्यावा पृथिवी द्यावा पृथिवी आपृणेथाम् पृणेथामाद्यावा पृथिवी द्यावा पृथिवी आपृणेथावा पृथिवी द्यावा पृथिवी आपृणेथाम् पृणेथामापृणेथामिन्द्रस्येन्द्रस्य पृणेथामापृणेथामिन्द्रस्य पृणेथामिन्द्रस्येन्द्रस्य पृणेथाम् पृणेथामिन्द्रस्य सदस्सद इन्द्रस्य पृणेथाम् पृणेथामिन्द्रस्य सदः इन्द्रस्य सदस्सद इन्द्रस्येन्द्रस्य सदोस्यसि सद इन्द्रस्येन्द्रस्य सदोऽसि सदोऽस्यसि सदस्सदोऽसि विश्वजनस्यासि सदस्सदोऽसि विश्वजनस्यासि विश्वजनस्य विश्वजनस्यास्य विश्वजनस्य छाया छाया विश्वजनस्यास्य विश्वजनस्य छाया विश्वजनस्य छाया छाया विश्वजनस्य विश्वजनस्य छाया परिपरिच्छाया विश्वजनस्य विश्वजनस्य छाया परि विश्वजनस्येति विश्वजनस्या छाया परिपरिच्छाया छाया परित्वात्वा परिच्छाया छाया परित्वा परित्वात्वा परिवरित्वा गिर्वणो गिर्वणस्त्वा परिवरित्वा गिर्वणः गिर्वणो गिर्वणस्त्वात्वा गिर्वणो गिरो गिरो गिर्वणस्त्वात्वा गिर्वणो गिरः गिर्वणो गिरो गिरो गिर्वणो गिर्वणो गिर इमा इमा गिरो गिर्वणो गिर्वणो गिर इमाः इमा इमा गिरो गिर इमा भवन्तु भवन्त्विमा गिरो गिर इमा भवन्तु इमा भवन्तु भवन्त्विमा इमा भवन्तु विश्वतो विश्वतो भवन्त्विमा इमा भवन्तु विश्वतः भवन्तु विश्वतो विश्वतो भवन्तु भवन्तु विश्वतो वृद्धायुम् वृद्धायुम् विश्वतो भवन्तु भवन्तु विश्वतो वृद्धायुम् विश्वतो वृद्धायुम् वृद्धायुम् विश्वतो विश्वतो वृद्धायुमन्मनु वृद्धायुम् विश्वतो विश्वतो वृद्धायुमनु वृद्धायुमन्मनु वृद्धायुम् वृद्धायुमनु वृद्धजो वृद्धयोनु वृद्धायुम् वृद्धायुमनु वृद्धजः वृद्धायुमिति वृद्धा आयुम् अन्मनु वृद्धजो वृद्धयोन्मनु वृद्धजो जुष्टा जुष्टा वृद्धयोन्मनु वृद्धजो जुष्टा वृद्धयो जुष्टा जुष्टा वृद्धयो वृद्धयो जुष्टा भवन्तु भवन्तु जुष्टा वृद्धयो वृद्धयो जुष्टा भवन्तु जुष्टा भवन्तु भवन्तु जुष्टा जुष्टा भवन्तु जुष्टयो जुष्टयो भवन्तु जुष्टा जुष्टा भवन्तु जुष्टयः जुष्टयो जुष्टयो भवन्तु भवन्तु जुष्टय इन्द्रस्येन्द्रस्य जुष्टयो भवन्तु भवन्तु जुष्टय इन्द्रस्य जुष्टय इन्द्रस्येन्द्रस्य जुष्टयो जुष्टय इन्द्रस्य स्योरिन्द्रस्य जुष्टयो जुष्टय इन्द्रस्य स्योः इन्द्रस्य ध्रुवं ध्रुवमिन्द्रस्येन्द्रस्य ध्रुवमस्यसि ध्रुवमिन्द्रस्येन्द्रस्य ध्रुवमसि ध्रुवमस्यसि ध्रुवं ध्रुवमस्यैन्द्रमैन्द्रमसि ध्रुवं ध्रुवमस्यैन्द्रमस्यैन्द्रमस्यस्यैन्द्रमस्यस्यैन्द्रमस्यस्यैन्द्रमसि वलगम उद्वलगमुद्वपामि वपाम्युद्वलगम् वलगमुद्वपामि लगमिति वलगम् उद्वपामि वपाम्युदुद्वपामि यञ्जम् वपाम्युदुद्वपामि यम् वपामि यञ्जम् वपामि वपामि यन्नो नो यञ्जन्नः समानः समानो नो यञ्जन्नः समानः समानः समानस्समानो नो नः समानो यञ्जगो समानो नो नः समानोऽयम् समानो यञ्जगो समानः समानोऽयमसमानो समानो यगो समानः समानोऽयमसमानः समानो समानो यञ्जमसमानो निचखान निचखाना समानो यञ्जमसमानो निचखाना समानो निचखान निचखाना समानो समानो निचखानेदमिदं निचखाना समानो समानो निचखानेदम् चखानेदमिदं निचखान निचखानेदमेन मेनमिदं निचखान निचखानेदमेनम् चखानेति निचखाना इदमेन मेनमिदमिदमेन मधरमधरमेनमिदमिदमेन मधरम् एनमधरमधरमेन मेनमधरं करोमि करोम्यधरमेन मेनमधरं करोमि करोमि करोम्यधरमधरं करोमि यो यः करोम्यधरमधरं करोमि यः करोमि यो यः करोमि करोमि यो नो नो यः करोमि करोमि यो नः यो नो नो यो यो नः समानः समानो नो यो यो नः समानः समानः समानो नो नः समानो यो यः समानो नो नः समानो यः समानो यो यः समानः समानो यो समानो समानो यः समानः समानो यो समानः यो समानो समानो यो यो समानो रातीयत्य रातीयत्य समानो यो यो समानो रातीयति समानो रातीयत्य रातीयत्य समानो समानो रातीयति गायत्रेण गायत्रेण रातीयत्य समानो समानो रातीयति गायत्रेण रातीयति गायत्रेण गायत्रेण रातीयत्य रातीयति गायत्रेण छन्दसा छन्दसा गायत्रेण रातीयत्य रातीयति गायत्रेण छन्दसा गायत्रेण छन्दसा छन्दसा गायत्रेण गायत्रेण छन्दसा वबाढोपबाढश्छन्दसा गायत्रेण गायत्रेण छन्दसा वबाढः छन्दसा वबाढोपबाढश्छन्दसा छन्दसा वबाढोवलगोवलगोवबाढश्छन्दसा छन्दसा वबाढोवलगः वबाढोवलगोवलगोवबाढोवलगः किं किं वलगोवबाढोवबाढोवलगः किं वबाढ इत्यवबाढः किं किं वलगोवलगः किमत्रात्र किं वलगोवलगः किमत्र इति वलगः अत्रात्र किं किमत्र भद्रं भद्रमत्र किं किमत्र भद्रम् अत्र भद्रं भद्रमत्रात्र भद्रं दत्तं भद्रमत्रात्र भद्रं भद्रं दत्तद्भद्रं भद्रं तन्नौ नौ तद्भद्रं भद्रं तन्नौ तन्नौ नौ तत्तन्नौ सह सह नौ तत्तन्नौ सह सह सह नौ नौ सह विराट् विराट् सह नौ नौ सह विराट् सह विराट् विराट् सह सह विराटस्यसि विराट् सह सह विराटसि विराटस्यसि विराट् विराटस्य सपत्नः सपत्नः सि विराट् विराटस्य सपत्नः विराडिति विराड् सपत्नः सपत्नः स्यसि सपत्नः सम्राट् सम्राट् सपत्नः स्यसि सपत्नः सम्राट् सपत्नः सम्राट् सम्राट् सपत्नः सपत्नः सम्राटस्यसि सम्राट् सपत्नः सपत्नः सम्राटसि हेति सपत्नः सम्राटस्यसि सम्राट् सम्राटस्य भ्रातृव्यः भ्रातृव्यः स्य सम्राट् सम्राटस्य भ्रातृव्यः सम्राडिति सम्राट् भ्रातृव्यः भ्रातृव्यः स्यसि भ्रातृव्यः स्वराट् स्वराट् भ्रातृव्यः स्यसि भ्रातृव्यः स्वराट् भ्रातृव्यः स्वराट् स्वराट् भ्रातृव्यः भ्रातृव्यः स्वराटस्यसि स्वराट् भ्रातृव्यः भ्रातृव्यः स्वराटसि भ्रातृव्य हेति भ्रातृव्या स्वराटस्यसि स्वराट् स्वराटस्य भिमातिहाभिमातिहासि स्वराट् स्वराटस्य भिमातिहा स्वराडिति स्वराड् भिमातिहाभिमातिहास्यस्य भिमातिहाविश्वराट् विश्वराडभिमातिहास्यस्य भिमातिहाविश्वराभिमातिहाविश्वराट् विश्वराडभिमातिहाभिमातिहाविश्वराडस्यसि विश्वराडभिमातिहाभिमातिहाविश्वराडसि भिमातिहेत्यभिमातिहाराडस्यसि विश्वराट् विश्वराडस्य विश्वासां विश्वासामसि विश्वराट् विश्वराडसि विश्वासां स्वराडिति विश्वराडसि विश्वासां विश्वासामस्यसि विश्वासान्नाष्ट्राणान्नाष्ट्राणां विश्वासामस्यसि विश्वासान्नाष्ट्राणां विश्वासान्नाष्ट्राणान्नाष्ट्राणां विश्वासां विश्वासान्नाष्ट्राणागुं हन्ता हन्तानाष्ट्राणां विश्वासां विश्वासान्नाष्ट्राणागुं हन्ता नाष्ट्राणागुं हन्ता हन्तानाष्ट्राणान्नाष्ट्राणागुं हन्ता रक्षोहणो रक्षोहणो हन्तानाष्ट्राणान्नाष्ट्राणागो हन्ता रक्षोहणः रक्षोहणो रक्षोहणो हन्ता हन्ता रक्षोहणो वलगहनो वलगहनो रक्षोहणो हन्ता हन्ता रक्षोहणो वलगहनः रक्षोहणो वलगहनो वलगहनो रक्षोहणो रक्षोहणो वलगहनः प्रवलगहनो रक्षोहणो रक्षोहणो वलगहनः प्रोहण इति रक्षहनः वलगहनः प्रवलगहनो वलगहनः प्रोक्षाम्यक्षामि प्रवलगहनो वलगहनः प्रोक्षामि वलगहन इति वलगहनः प्रोक्षाम्यक्षामि प्रोक्षामि वैष्णवानु वैष्णवानुक्षामि प्रोक्षामि वैष्णवान् वैष्णवानु वैष्णवानुक्षाम्यक्षामि वैष्णवान् रक्षोहणो रक्षोहणो वैष्णवानुक्षाम्यक्षामि वैष्णवान् रक्षोहणः वैष्णवान् रक्षोहणो रक्षोहणो वैष्णवानु वैष्णवान् रक्षोहणो वलगहनो वलगहनो रक्षोहणो वैष्णव वैष्णवान् रक्षोहणो बलगहनः रक्षोहणो बलगहनो बलगहनो रक्षोहणो रक्षोहणो बलगहनो वाव बलगहनो रक्षोहणो रक्षोहणो बलगहनो वा रक्षोहण इति रक्षः हनः गहनो वाव बलगहनो बलगहनो वनयामि नयाम्यव बलगहनो बलगहनो वनयामि बलगहन इति बलगहनः वनयामि नयाम्य वावनयामि वैष्णवान् वैष्णवान् नयाम्य वावनयामि वैष्णवान् वैष्णवान् वैष्णवान् नयामि नयामि वैष्णवान् यवो यवो वैष्णवान् नयामि नयामि वैष्णवान् यवः वैष्णवान् यवो यवो वैष्णवान् वैष्णवान् यवो यवो वैष्णवान् वैष्णवान् यवोऽसि यवोऽस्य से यवो यवोऽसि यवय यवयासि यवो यवोऽसि यवयासि यवय यवयास्य यवयास्मदस्मद्यवयास्य यवयास्मद् यवयास्मदस्मद्यवय यवयास्मद्वेषो द्वेषोऽस्मद्यवय यवयास्मद्वेषः स्मद्वेषो द्वेषोऽस्मदस्मद्वेषो यवयवयद्वेषोऽस्मदस्मद्वेषो यवया द्वेषो यवय यवयद्वेषो द्वेषो यवयारातीररातीर्यवयद्वेषो द्वेषो यवयारातीरातीरयवयवयारातीरक्षोहणो रक्षोहणो रातीर्यवयवयारातीरक्षोहणः रातीरक्षोहणो रक्षोहणो रातीररातीरक्षोहणो बलगहनो बलगहनो रक्षोहणो रातीररातीरक्षोहणो बलगहनः रक्षोहणो बलगहनो बलगहनो रक्षोहणो रक्षोहणो बलगहनो वाम बलगहनो रक्षोहणो रक्षोहणो बलगहनो वा रक्षोहण इति रक्षः हनः बलगहनो वाव बलगहनो बलगहनो वस्तृणामि स्तृणाम्यव बलगहनो बलगहनो वस्तृणामि बलगहन इति बलगहनः वस्तृणामि स्तृणाम्य वावस्तृणामि रक्षोहणां वैष्णवान् स्तृणामि वावस्तृणामि वैष्णवानामि वैष्णवान् वैष्णवान् स्तृणामि स्तृणामि वैष्णवान् रक्षोहणो रक्षोहणो वैष्णवान् स्तृणामि स्तृणामि वैष्णवान् रक्षोहणः वैष्णवान् रक्षोहणो रक्षोहणो वैष्णवान् वैष्णवान् रक्षोहणो बलगहनो बलगहनो रक्षोहणो वैष्णवान् वैष्णवान् रक्षोहणो बलगहनः रक्षोहणो बलगहनो बलगहनो रक्षोहणो रक्षोहणो बलगहनोऽभ्यभिबलगहनो रक्षोहणो रक्षोहणो बलगहनोऽभि रक्षोहण इति रक्षः बलगहनोऽभ्यभिबलगहनो बलगहनोऽभिजुहोमि जुहोम्यभिबलगहनो बलगहनोऽभिजुहोमि बलगहन इति बलगहनः जुहोमि जुहोम्यभ्यभिजुहोमि वैष्णवान् वैष्णवान् जुहोम्यभ्यभिजुहोमि वैष्णवान् वैष्णवान् वैष्णवान् जुहोमि जुहोमि वैष्णव रक्षोहणौ रक्षोहणौ वैष्णवान् जुहोमि जुहोमि वैष्णवान् वैष्णवान् रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ वैष्णवान् वैष्णवान् रक्षोहणौ वलगहनौ रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनाव भोप वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनावुपाक्षोहणाविति रक्षः हनौ वलगहनाव भोप वलगहनौ वलगहनावुप दधामि दधाम्युप वलगहनौ वलगहनावुपदधामि वलगहनाविति वलगहनौ उपदधामि दधामि भोपदधामि वैष्णवी वैष्णवी दधाम्यु भोपदधामि वैष्णवी दधामि वैष्णवी वैष्णवी दधामि दधामि वैष्णवी रक्षोहणौ रक्षोहणौ वैष्णवी दधामि दधामि वैष्णवी रक्षोहणौ वैष्णवी रक्षोहणौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ परि परि वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ परि रक्षोहणाविति रक्षः हनौ वलगहनौ परि परि वलगहनौ वलगहनौ पर्यूहामि यूहामि परि वलगहनौ वलगहनौ पर्यूहामि वलगहनाविति वलगहनौ पर्यूहामि यूहामि परि पर्यूहामि वैष्णवी वैष्णवी ऊहामि परि पर्यूहामि वैष्णवी ऊहामि वैष्णवी वैष्णवी ऊहामि यूहामि वैष्णवी रक्षोहणौ रक्षोहणौ वैष्णवी ऊहाम्योहामि वैष्णवी रक्षोहणौ वैष्णवी रक्षोहणौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ परि परि वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ परि रक्षोहणाविति रक्षः हनौ वलगहनौ परि परि वलगहनौ वलगहनौ परिस्तृणामि स्तृणामि परि वलगहनौ वलगहनौ परिस्तृणामि हनावितिव हनौ परिस्तृणामि परिपरिस्तृणामि वैष्णवी वैष्णवीस्तृणामि परिपरिस्तृणामि वैष्णवीणामि वैष्णवी वैष्णवेस्तृणामि स्तृणामि वैष्णवे रक्षोहणौ रक्षोहणौ वैष्णवेस्तृणामि स्तृणामि वैष्णवे रक्षोहणौ वैष्णवे रक्षोहणौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ वैष्णवी वैष्णवी रक्षोहणौ वलगहनौ वैष्णवी इति वैष्णवी रक्षोहणौ वलगहनौ वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ वैष्णवी वैष्णवी वलगहनौ रक्षोहणौ रक्षोहणौ वलगहनौ वैष्णवी रक्षोहणाविति रक्षः हनौ वलगहनौ वैष्णवी वैष्णवी वलगहनौ वलगहनौ वैष्णवी बृहन् बृहन् वैष्णवी वलगहनौ वलगहनौ वैष्णवी बृहन् वलगहनाविति वलग हनौ वैष्णवी बृहन् बृहन् वैष्णवी वैष्णवी बृहन्नस्वसि बृहन् वैष्णवी वैष्णवी बृहन्नसि इति वैष्णवी बृहन्नस्यसि बृहन् बृहन्नसि बृहद्ग्रावा बृहद्ग्रावासि बृहन् बृहन्नसि बृहद्ग्रावा बृहद्ग्रावा बृहद्ग्रावास्यसि बृहद्ग्रावा बृहतीं बृहतीं बृहद्ग्रावास्यसि बृहद्ग्रावा बृहद्ग्रावा बृहतीं बृहतीं बृहद्ग्रावा बृहद्ग्रावा बृहतीमिन्द्रायेन्द्राय बृहतीं बृहद्ग्रावा बृहद्ग्रावा बृहतीमिन्द्राय बृहद्ग्रावेति बृहत् ग्रावा बृहतीमिन्द्रायेन्द्राय बृहतीं बृहतीमिन्द्राय वाचं वाचमिन्द्राय बृहतीं बृहतीमिन्द्राय वाचम् इन्द्राय वाचं वाचमिन्द्रायेन्द्राय वाचं वद वद वाचमिन्द्रायेन्द्राय वाचं वद वाचं वद वद वाचं वाचं वद देति वद विभोरस्यसि विभोर्विभोरसि प्रवाहणः प्रवाहणोऽसि विभोर्विभोरसि प्रवाहणः विभोरिति विभोः प्रवाहणः प्रवाहणोऽसि प्रवाहणो वह्निर्वह्निः प्रवाहणोऽसि प्रवाहणो वह्निः प्रवाहणो वह्निर्वह्निः प्रवाहणः प्रवाहणो वह्निरस्यसि वह्निः प्रवाहणः प्रवाहणो वह्निरसि प्रवाहण इति प्रावाहनः वह्निरस्यसि वह्निर्वह्निरसि हव्यवाहनो हव्यवाहनोऽसि वह्निर्वह्निरसि हव्यवाहनः हव्यवाहनो हव्यवाहनोऽसि हव्यवाहनस्वात्रस्वात्रो हव्यवाहनोऽसि हव्यवाहनस्वात्रः हव्यवाहनस्वात्रस्वात्रो हव्यवाहनो हव्यवाहनस्वात्रोऽस्यसि स्वात्रो हव्यवाहनो हव्यवाहनस्वात्रोऽसि हव्यवाहन इति हव्यावाहनः स्वात्रोऽस्यसि स्वात्रस्वात्रोऽसि प्रचेताः प्रचेतासि स्वात्रस्वात्रोऽसि प्रचेताः प्रचेताः प्रचेतास्य प्रचेतास्तुथस्तुथः प्रचेतास्य प्रचेतास्तुथः प्रचेतास्तुथस्तुथः प्रचेताः प्रचेतास्तुथोऽस्यसि तुथः प्रचेताः प्रचेतास्तुथोऽसि प्रचेता इति प्राचेताः तुथोऽस्यसि तुथस्तुथोऽसि विश्ववेदा विश्ववेदासि तुथस्तुथोऽसि विश्ववेदाः विश्ववेदा विश्ववेदास्यसि विश्ववेदा उषिगुषिक् विश्ववेदास्यसि विश्ववेदा उषिगो विश्ववेदा उषिगुषिक् विश्ववेदा विश्ववेदा उषिगस्यस्युषिग् विश्ववेदा विश्ववेदा उषिगसि विश्ववेदा इति विश्ववेदाः उषिगस्यस्युषिगुषिगसि कविः कविरस्युषिगुषिगसि कविः कविः कविरस्यसि कविरङ्घारिरङ्घारिः कविरस्यसि कविरङ्घारिः कविरङ्घारिरङ्घारिः कविः कविरङ्घारिरस्यस्यङ्घारिः कविः कविरङ्घारिरसि अङ्घारिरस्यस्यङ्घारिरङ्घारिरसि बम्भारिर्बम्भारिरस्यङ्घारिरङ्घारिरसि बम्भारिः बम्भारिर्बम्भारिरस्यसि बम्भारिरवस्युरवस्यसि बम्भारिरस्यसि बम्भारिरवस्युः बम्भारिरवस्युरवस्युर्बम्भारिर्बम्भारिरवस्युरस्यस्य वस्युर्बम्भारिर्बम्भारिरवस्युरसि वस्युरस्यस्य वस्युरवस्युरसुदुवस्वान् दुवस्वानस्य वस्युरवस्युरसुदुवस्वान् दुवस्वान् दुवस्वानस्य सुदुवस्वान् छुञ्झोश्चुञ्झोर्दुवस्वानस्य सुदुवस्वान् छुञ्झोस्वान् छुञ्झोश्चुञ्झोर्दुवस्वान् दुवस्वान् छुञ्झोरस्यसि शुञ्झोर्दुवस्वान् दुवस्वान् छुञ्झोरसि शुञ्झोरस्य शुञ्झोश्चुञ्झोरसि मार्जालीयो मार्जालीयोऽसि शुञ्झोश्चुञ्झोरसि मार्जालीयः मार्जालीयो मार्जालीयोऽस्यसि मार्जालीयः सम्राट् सम्राण्मार्जालीयोऽस्यसि मार्जालीयः सम्राट् मार्जालीयः सम्राट् सम्राण्मार्जालीयो मार्जालीयः सम्राटस्य सम्राण्मार्जालीयो मार्जालीयः सम्राटसि सम्राटस्यसि सम्राट् सम्राटस्य कृशानः कृशानुरसि सम्राट् सम्राटस्य कृशानुः सम्राडिति सम्राट्स्य कृशानः कृशानुरस्यसि कृशानः परिषद्यः परिषद्यः कृशानुरस्यसि कृशानः परिषद्यः परिषद्यः परिषद्यः कृशानः कृशानः परिषद्योऽसि परिषद्यः कृशानः कृशानः परिषद्योऽसि कृशानुरिति कृशानुः परिषद्योऽसि परिषद्यः परिषद्योऽसि पवमानः पवमानोऽसि परिषद्यः परिषद्योऽसि पवमानः परिषद्य इति परिषद्यः पवमानः पवमानोऽस्यसि पवमानः पृथक्वा पृथक्वा पवमानोऽस्यसि पवमानः पृथक्वा पवमानः पृथक्वा पृथक् पवमानः पवमानः पृथक्वास्यसि पृथक्वापवमानः पवमानः पृथक्वासि पृथक्वासि पृथक्वा पृथक्वासि नभस्वान्नभस्वानसि पृथक्वा पृथक्वासि नभस्वाजग्वेति प्राथक्वास्वान्नभस्वानस्य नभस्वानसंमृष्टो संमृष्टो नभस्वानस्य नभस्वानसंमृष्टः नभस्वानसंमृष्टो संमृष्टो नभस्वान्नभस्वानसंमृष्टोऽस्यस्य संमृष्टो नभस्वान्नभस्वानसंमृष्टोऽसि संमृष्टोऽस्यस्य संमृष्टो संमृष्टोऽसि हव्यसूदो हव्यसूदोऽस्य संमृष्टो संमृष्टोऽसि हव्यसूदः संमृष्ट इत्यसंमृष्टः सि हव्यसूदो हव्यसूदोऽस्य सि हव्यसूद अर्थधामर्थधामा हव्यसूदोऽस्य सि हव्यसूद अर्थधामार्थधामा हव्यसूदो हव्यसूद अर्थधामास्यस्युर्थधामा हव्यसूदो हव्यसूद अर्थधामासि हव्यसूद इति हव्यासूदः धामास्यस्युर्तधामर्तधामासि सुवर्ज्योतिः सुवर्ज्योतिरस्युर्तधामर्तधामासि सुवर्ज्योतिः सुवर्ज्योतिः सुवर्ज्योतिरस्य सुवर्ज्योतिर्ब्रह्मज्योतिर्ब्रह्मज्योतिः सुवर्ज्योतिरस्य सुवर्ज्योतिर्ब्रह्मज्योतिः सुवर्ज्योतिरस्य वरोधं वरोधग्स्वाहा जुषाणो जुषाणस्वाहा वरोधं वरोधग्स्वाहा जुषाणः स्वाहा दुषाणो दुषाण स्वाहा स्वाहा दुषाणो अप्तुरप्तुर्जुषाण स्वाहा स्वाहा दुषाणो अप्तुः दुषाणो अप्तुरप्तुर्जुषाणो दुषाणो अप्तुराज्यस्याप्तुर्जुषाणो दुषाणो अप्तुराज्यस्याप्तुरप्तुराज्यस्य वेतु वेत्वाज्यस्याप्तुरप्तुराज्यस्य वेतु आज्यस्य वेतु वेत्वाज्यस्याज्यस्य वेतु स्वाहा स्वाहा वेत्वाज्यस्याज्यस्य वेतु स्वाहा स्वाहा वेतु वेतु स्वाहायमयज्ञ स्वाहा वेतु वेतु स्वाहायम् स्वाहायमयज्ञ स्वाहा स्वाहायन्नो नो यज्ञ स्वाहा स्वाहायन्नः यन्नो नो यमयन्नो अर्घ्यर्घ्यन्नो यमयन्नो अग्निः अग्निरग्निर्नो नो अग्निर्वरिवो वरिवोऽग्निर्नो नो अग्निर्वरिवः अग्निर्वरिवो वरिवोऽग्निरग्निर्वरिवः कृणोतु वरिवो वरिवक्तृणोतु वरिवक्तृणोतु कृणोतु वरिवो वरिवक्तृणोत् वयमयम् कृणोतु वरिवो वरिवक्तृणोत् वयम् ृणोत्वयम् मृधो मृधोऽयम् कृणोत् कृणोत्वयम् मृधः मृधो मृधोऽयमयम् मृधः पुरः पुरो मृधोऽयमयम् मृधः पुरः पुरः पुरो मृधो मृधः पुर एत्वेतु मृधः पुर एतु एत्वेतु पुरः पुर एतु प्रभिन्दन् प्रभिन्दन्नेतु पुरः पुर एतु प्रभिन्दन् एतु प्रभिन्दन् प्रभिन्दन्नेत्वेतु प्रभिन्दन् प्रभिन्दन्निति प्राभिन्दन् अयगुं शत्रून् शत्रून् अयमयगुं शत्रून् जयतु जयतु शत्रून् अयमयगुं शत्रून् जयतु जयतु जयतु शत्रून् शत्रून् जयतु जरुहृषाणो जरुहृषाणो जयतु शत्रून् शत्रून् जयतु जरुहृषाणः जयतु जरुहृषाणो जरुहृषाणो जयतु जयतु जरुहृषाणोऽयमयम् जरुहृषाणो जयतु जयतु जरुहृषाणोऽयम् जरुहृषाणोऽयमयम् जरुहृषाणो जरुहृषाणोऽयम् वाजम् वाजमयम् जरुहृषाणो जरुहृषाणोऽयम् वाजम् अयम् वाजम् वाजमयमयम् वाजम् जयतु जयतु वाजमयमयम् वाजम् जयतु वाजम् जयतु जयतु वाजम् वाजम् जयतु वाजसातौ वाजसातौ जयतु वाजम् वाजम् जयतु वाजसातौ जयतु वाजसातौ वाजसातौ जयतु जयतु वाजसातौ वाजसाताविति वाजसातौ उरुविष्णो विष्णो उरुरुविष्णो विविविष्णो उरुरुविष्णो विष्णो विविविष्णो विष्णो विक्रमस्व क्रमस्व विविष्णो विष्णो विक्रमस्व इति विष्णो क्रमस्व क्रमस्व विविक्रमस्वोरुरुक्रमस्व विविक्रमस्वोरु क्रमस्वोरुरुक्रमस्व क्रमस्वोरुक्षयाय क्षयायोरुक्रमस्व क्रमस्वोरुक्षयाय क्षयाय क्षयायोरुक्षयाय नो नः क्षयायोरुक्षयायनः क्षयाय नो नः क्षयाय क्षयाय नः कृधि कृधिनः क्षयाय क्षयाय न कृधि नः कृधि कृधिनो नः कृधि कृधीति कृधि घृतम् घृतयो ने घृतयो ने घृतम् घृतम् घृतयो ने पिब पिब घृतयो ने घृतम् घृतम् घृतयो ने पिब घृतयो ने पिब पिब घृतयो ने घृतयो ने पिब प्र प्र प्र प्र पिब घृतयो ने घृतयो ने पिब प्र प्र घृतयो न इति घृतयो ने प्र प्र प्र प्र पिब पिब प्र प्र यज्ञपतिं यज्ञपतिं प्र प्र पिब पिब प्र प्र यज्ञपतिं प्र यज्ञपतिं यज्ञपतिं प्र प्र प्र प्र यज्ञपतिं तिर तिर यज्ञपतिं प्र प्र प्र प्र यज्ञपतिं तिर यज्ञपतिं तिर प्र यज्ञपतिं तिर तिर यज्ञपतिं यज्ञपतिं तिर यज्ञपतिमिति यज्ञपतिं तिरेति तिर सोमोधिगाति गाति सोम सोमोधिगाति गातु विद्गातु विद्युगाति सोम सोमोधिगाति गातु विदुगाति गातु विद्गातु विद्युगाति जिगाति गातु विद्देवानां देवानां गातु विद्युगाति जिगाति गातु विद्देवानां गातु विद्देवानां देवानां गातु विद्गातु विद्देवानामेत्येतु देवानां गातु विद्गातु विद्देवानामेति गातु विदिति गातु विदु देवानामेत्येतु देवानां देवानामेति निष्कृतं निष्कृतमेति देवानां देवानामेति निष्कृतम् एति निष्कृतं निष्कृतमेत्येति निष्कृतमृतस्यर्थस्य निष्कृतमेत्येति निष्कृतमृतस्य निष्कृतमृतस्यर्थस्य निष्कृतं निष्कृतमृतस्य योनिं योनिमृतस्य निष्कृतं निष्कृतमृतस्य योनिं निष्कृतमिति निःकृतम् मृतस्य योनिं योनिमृतस्यर्थस्य योनिमासदमासदं योनिमृतस्यर्थस्य योनिमासदम् योनिमासदमासदं योनिं योनिमासदमदित्या अदित्या आसदं योनिं योनिमासदमदित्या आसदमदित्या अदित्या आसदमासदमदित्या सदस्सदोदित्या आसदमासदमदित्या सदः सदमित्यासदम् अदित्या सदस्सदोदित्या अदित्या सदोदित्या अदित्या सदोऽसि सदोऽस्यसि सदस्सदोऽस्विदित्या अदित्या असि सदस्सदोऽस्विदित्या अस्यदित्या अदित्या अस्यस्यदित्या सदस्सदोदित्या अस्यस्यदित्या सदः अदित्या सदस्सदोदित्या अदित्या सदः सदोदित्या अदित्या सदः सदस्सद आसीदसीदा सदस्सद आसीदा आसीदसीदासीदैष एष सीदासीदैषः सीदैष एष सीदसीदैषवो व एष सीदसीदैषवः एषवो व एष एषवो देवदेव व एष एषवो देव वो देवदेव वो देव सवितः सवितः सवितर्देव वो वो देव सवितः देव सवितः सवितर्देव देव सवितः सोम सोमः सवितर्देव देव सवितः सोमः सवितः सोम सोमः सवितः सवितः सोमस्तन्तगो सोमः सवितः सवितः सोमस्तम् सोमस्तन्तगो सोमः सोमस्तगो रक्षध्वगो रक्षध्वन्तगो सोमः सोमस्तगो रक्षध्वम् तगुं रक्षध्वगो रक्षध्वन्तगुं रक्षध्वम् मा रक्षध्वन्तगो रक्षध्वम् रक्षध्वम् मा रक्षध्वगो रक्षध्वम् मा वो वो मा रक्षध्वगो रक्षध्वम् मा वः मावो वो मावो दभद् दभद्वो मावो दभद् वो दभद् दभद्वो वो दभदेशदेतद्भवो वो दभदेतदो भदेतदेतद्दभद्दभदेतत्वम् त्वमेतद्दभद्दभदेतत्वम् एतत्त्वम् त्वमेतदेतत्वगो सोम सोमत्वमेतदेतत्वगो सोम सोम सोमत्वम् त्वगो सोम देवो देवः सोमत्वम् त्वगो सोम देवः सोम देवो देवः सोम सोम देवो देवान् देवान् देवः सोम सोम देवो देवान् देवो देवान् देवान् देवो देवो देवानुपोपदेवान् देवो देवो देवानुपा देवानुपोप देवान् देवानुपागा अगा उपदेवान् देवानुपागा गा अगा उपोपागा इदमिदमगा उपोपागा इलम् गा इदमिदमगा अगा इदमहमहमिदमगा अगा इदमहम् इलमहमहमिदमिदमहम् मनुष्यो मनुष्योऽहमिदमिदमहम् मनुष्यः अहम् मनुष्यो मनुष्योऽहमहम् मनुष्यो मनुष्यान् मनुष्यान् मनुष्योऽहमहम् मनुष्यानो मनुष्यो मनुष्यान् मनुष्यान् मनुष्यो मनुष्यो मनुष्यान् सह सह मनुष्यान् मनुष्यो मनुष्यो मनुष्यान् सह मनुष्यान् सह सह मनुष्यान् मनुष्यान् सह प्रजया प्रजया सह मनुष्यान् मनुष्यान् सह प्रजया सह प्रजया प्रजया सह सह प्रजया सह सह प्रजया सह सह प्रजया सह प्रजया सह सह प्रजया प्रजया सह राजो राजसह प्रजया प्रजया सह राजः प्रजयेति प्रजया सह राजो राजसह सह राजस्पोषेण पोषेण राजसह सह राजस्पोषेण राजस्पोषेण पोषेण राजो राजस्पोषेण नमो नमः स्पोषेण राजो राजस्पोषेण नमः पोषेण नमो नमः स्पोषेण पोषेण नमो देवेभ्यो देवेभ्यो नमः पोषेण पोषेण नमो देवेभ्यः नमो देवेभ्यो देवेभ्यो नमो नमो देवेभ्य स्वधा स्वधा देवेभ्यो नमो नमो देवेभ्य स्वधा देवेभ्य स्वधा स्वधा देवेभ्यो देवेभ्य स्वधा पितृभ्यः पितृभ्य स्वधा देवेभ्यो देवेभ्य स्वधा पितृभ्यः स्वधा पितृभ्यः पितृभ्य स्वधा स्वधा पितृभ्य इदमिदम् पितृभ्य स्वधा स्वधा पितृभ्य इदम् स्मृधेति स्वाधा पितृभ्य इदमिदम् पितृभ्यः पितृभ्य इदमहमहमिदम् पितृभ्यः पितृभ्य इदमहम् पितृभ्य इति पितृभ्यः इदमहमहमिदमिदमहम् निर्निरहमिदमिदमहन्निः अहन्निर्निरहमहन्निर्ववास्य वरुणस्य निरहमहन्निर्वरुणस्य निर्वरुणस्य वरुणस्य निर्निर्वरुणस्य पाशात् पाशात् वरुणस्य निर्निर्वरुणस्य पाशात् वरुणस्य पाशात् पाशात् वरुणस्य वरुणस्य पाशात् सुवः सुवः पाशात् वरुणस्य वरुणस्य पाशात् सुवः पाशात् सुवः सुवः पाशात् पाशात् सुवरभ्यभि सुवः पाशात् पाशात् सुवरभि सुवरभ्यभि सुवः सुवरभिरिव्यभि सुवः सुवरभिरि अभ्यभिविक्षे शङ्क्षेशं या अभिभिविक्षेशं विविक्षेशं वैश्वानरं वैश्वानरं क्षेशं विविक्षेशं वैश्वानरं क्षेशं वैश्वानरं वैश्वानरं क्षेशं क्षेशं वैश्वानरं ज्योतिर्ज्योतिर्वैश्वानरं क्षेशं क्षेशं वैश्वानरं ज्योतिः वैश्वानरं ज्योतिर्ज्योतिर्वैश्वानरं वैश्वानरं ज्योतिरग्नेऽग्ने ज्योतिर्वैश्वानरं वैश्वानरं ज्योतिरग्ने ज्योतिरग्ने ज्ञे ज्योतिर्ज्योतिरग्ने व्रतपते व्रतपते ज्ञे ज्योतिर्ज्योतिरग्ने व्रतपते व्रतपते व्रतपते ज्ञेग्ने व्रतपते त्वं त्वं व्रतपते ज्ञेग्ने व्रतपते त्वं व्रतपते त्वं त्वं व्रतपते व्रतपते त्वं व्रतानां व्रतानां त्वं व्रतपते व्रतपते त्वं व्रतानां व्रतपत इति व्रतपते त्वं व्रतानां व्रतानां त्वं त्वं व्रतानां व्रतपतिर्व्रतपतिर्व्रतानां त्वं त्वं व्रतानां व्रतपतिः व्रतानां व्रतपतिर्व्रतपतिर्व्रतानां व्रतानां व्रतपतिरस्यसि व्रतपतिर्व्रतानां व्रतानां व्रतपतिरसि व्रतपतिरस्यसि व्रतपतिर्व्रतपतिरसि यासि व्रतपतिर्व्रतपतिरसि व्रतपतिरिति व्रतापतिः यासि यासि याम मम मम याम मम तनोस्तनोर्मम याम तनोः मम तनोस्तनोर्मम मम तनोर्मयि तनोर्मम मम तनोस्त्वयि तनोस्त्वयि त्वयि तनोस्तनोस्त्वय्यभूत भूत्वयि तनोस्तनोस्त्वय्यभूत भूत भूत्वयि मामाग्रेण मालेखीर्लेखेर्माग्रेणाग्रेण मालेखी मालेखीर्लेखेर्मा मालेखीरन्तरिक्षमन्तरिक्षम् लेखेर्मा मालेखीरन्तरिक्षम् लेखीरन्तरिक्षमन्तरिक्षम् लेखेर्लेखीरन्तरिक्षम् मध्येन मध्येनान्तरिक्षम् लेखेर्लेखीरन्तरिक्षम् मध्येन अन्तरिक्षम् मध्येन मध्येनान्तरिक्षमन्तरिक्षम् मध्येन मामा मध्येनान्तरिक्षमन्तरिक्षम् मध्येन मध्येन मामा मध्येन मध्येन माहिगुंसेर्हिगुंसेर्मा मध्येन मध्येन माहिगुंसे माहिगुंसेर्हिगुंसेर्मा माहिगुंसेः पृथिव्या पृथिव्या हिगुंसेर्मा माहिगुंसेः पृथिव्या पृथिव्या हिगुंसेर्हिगुंसेः पृथिव्या सगुंसं पृथिव्या हिगुंसेर्हिगुंसेः पृथिव्या सं पृथिव्या सगुंसं पृथिव्या पृथिव्या सम्भव भव सम्पृथिव्या पृथिव्या सम्भव सम्भव भव सगुंसम्भव वनस्पते वनस्पते भव सगुंसम्भव वनस्पते भव वनस्पते वनस्पते भव भव वनस्पते शतवलुषो वनस्पते भव भव वनस्पते शतवलुषः वनस्पते शतवलुषः शतवलुषो वनस्पते वनस्पते शतवलुषो विविशतवलुषो वनस्पते वनस्पते शतवलुषो विशतवलुषो विविशतवलुषः शतवलुषो विरोह रोह विशतवलुषः शतवलुषो विरोह शतवलुष इति शतावलुषः विरोह रोह विविरोह सहस्रवलुषः सहस्रवलुषारोह विविरोह सहस्रवलुषाः सहस्रवलुषाः सहस्रवलुषारोह रोह सहस्रवलुषा विविधहस्रवलुषारोह रोह सहस्रवलुषा वि सहस्रवलुषा विवि सहस्रवलुषाः सहस्रवलुषा विवयम् वयम् वि सहस्रवलुषाः सहस्रवलुषा विवयम् सहस्रवलुषा इति सहस्रावलुषाः वयम् वयम् विविवयगुरुहेम रुहेम वयम् विविवयगुरुहेम गुरुहेम रुहेम वयम् वयगोरुहेम यञ्जगोरुहेम वयम् वयगोरुहेमयम् रुहेम यञ्जगुरुहेम रुहेमयन्त्वायगुरुहेम रुहेमयन्त्वायन्त्वायमयन्त्वायन्त्वायम् त्वायग्स्वधितिरयन्त्वायग्स्वधितिः यज्ञस्वधिति स्वधितिरयमयज्ञस्वधितिस्तेति जानस्तेति जानस्वधितिरयमयज्ञस्वधितिस्तेति जानः स्वधितिस्तेति जानस्तेति जानस्वधिति स्वधितिस्तेति जानः प्रणिनाय प्रणिनाय तेति जानस्वधिति स्वधितिस्तेति जानः प्रणिनाय स्वधितिरिति स्वधितिः इति जानः प्रणिनाय प्रणिनाय तेति जानस्तेति जानः प्रणिनाय महते महते प्रणिनाय तेति जानस्तेति जानः प्रणिनाय महते प्रणिनाय महते महते प्रणिनाय प्रणिनाय महते सौभगाय सौभगाय महते प्रणिनाय प्रणिनाय महते सौभगाय प्रणिनायेति प्राणिनाय महते सौभगाय सौभगाय महते महते सौभगायाच्छिन्नोच्छिन्नः सौभगाय महते महते सौभगायाच्छिन्नः सौभगायाच्छिन्नोच्छिन्नः सौभगाय सौभगायाच्छिन्नो रायो रायोच्छिन्नः सौभगाय सौभगायाच्छिन्नो रायः छिन्नो रायो रायोच्छिन्नोच्छिन्नो रायः सुवीरस्वीरो रायोच्छिन्नोच्छिन्नो रायः सुवीरः रायस्वीरस्वीरो रायो रायस्वीरः सुवीर इति सुवीरः पृथिव्यै त्वा त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षाय त्वा पृथिव्यै पृथिव्यै त्वान्तरिक्षायान्तरिक्षायान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा त्वान्तरिक्षाय त्वा अन्तरिक्षाय त्वा त्वान्तरिक्षायान्तरिक्षाय त्वा दिवे दिवे त्वान्तरिक्षायान्तरिक्षाय त्वा दिवे द्वे द्वे त्वा त्वा द्वे त्वा त्वा द्वे त्वा त्वा द्वे त्वा द्वे त्वा त्वा द्वे द्वे त्वा शुन्धताकं शुन्धतान् त्वा द्वे द्वे त्वा शुन्धता शुन्धताकं शुन्धतान् त्वा त्वा शुन्धतान् लोको लोकः शुन्धतान् त्वा त्वा शुन्धतान् लोकः शुन्धतान् लोको लोकः शुन्धताकं शुन्धतान् लोकः पितृषदनः पितृषदनो लोकः शुन्धताकं शुन्धतान् लोकः पितृषदनः लोकः पितृषदनः पितृषदनो लोको लोकः पितृषदनो यवो यवः पितृषदनो लोको लोकः पितृषदनो यवः पितृषदनो यवो यवः पितृषदनः पितृषदनो यवो यवः पितृषदनः पितृषदनो यवोऽसि पितृषदन इति पितृ सदनः यवोऽस्यसि यवो यवोऽसि यवय यवयासि यवो यवोऽसि यवयासि यवय यवयास्क्यसि यवयास्मदस्मद्यवयास्क्यसि यवयास्मद् यवयास्मदस्मद्यवय यवयास्मद्वेषो द्वेषोऽस्मद्यवय यवयास्मद्वेषः स्मद्वेषो द्वेषोऽस्मदस्मद्वेषो यवय यवय द्वेषोऽस्मदस्मद्वेषो यवय द्वेषो यवय यवय द्वेषो द्वेषो यवयारातीर्रातीर्यवयद्वेषो द्वेषो यवयारातीर्यवय यवयारातीः पितृणां पितृणामरातीर्यवय यवयारातीः पितृणां रातीः पितृणां पितृणामरातीर्रातीः पितृणागुं सदनगुं सदनं पितृणामरातीर्रातीः पितृणागुं सदनं पितृणागुं सदनगुं सदनं पितृणां पितृणागुं सदनमस्यसि सदनं पितृणां पितृणागुं सदनमसि सदनमस्यसि सदनगुं सदनमसि स्वावेश स्वावेशोऽसि सदनगुं सदनमसि स्वावेशः स्वावेश स्वावेशोऽस्यसि स्वावेशोऽस्यसि स्वावेशोऽस्यसि स्वावेशोऽसि स्वावेश स्वावेशोऽस्य स्वावेशस्वावेशोऽस्य ग्रेगा अग्रेगा असि स्वावेशस्वावेशोऽस्य ग्रेगा आवेश इति सु आवेशः अस्य ग्रेगा अग्रेगा अस्यस्य ग्रेगाने तृणान्ये तृणामग्रेगा अस्यस्य ग्रेगाने तृणाग्रेगाने तृणान्ये तृणामग्रेगा अग्रेगाने तृणां वनस्पतिर्वनस्पतिर्ने तृणामग्रेगा अग्रेगाने तृणां वनस्पतिः ग्रेगा इत्यग्रेगानां वनस्पतिर्वनस्पतिर्ने तृणान्ये तृणां वनस्पतिरध्यधि वनस्पतिर्ने तृणान्ये तृणां वनस्पतिरधि वनस्पतिरध्यधि वनस्पतिर्वनस्पतिरधित्वा स्थास्यति स्थास्यति त्वाद्यधित्वा स्थास्यति स्थास्यति तस्य तस्य स्थास्यति स्थास्यति तस्य वित्ताद्वित्तात्तस्य स्थास्यति स्थास्यति तस्य वित्तास्य वित्ताद्वित्तात्तस्य वित्ताद्देवो देवो वित्तात्तस्य तस्य वित्ताद्देवः वित्ताद्देवो देवो वित्ताद्वित्ताद्देवस्त्वा देवो वित्ताद्वित्ताद्देवस्त्वा देवस्त्वा त्वा देवो देवस्त्वा सविता सविता त्वा देवो देवस्त्वा सविता सविता सविता त्वा सविता मध्वा मध्वा सविता त्वा सविता मध्वानक्त्वनक्त्वमध्वानक्तु सुपिप्पलाभ्यः सुपिप्पलाभ्यो नक्त्व मध्वा मध्वानक्तु सुपिप्पलाभ्यः नक्त्व सुपिप्पलाभ्यः सुपिप्पलाभ्यो नक्त्वनक्त्व सुपिप्पलाभ्यस्त्वा त्वा सुपिप्पलाभ्यो नक्त्व सुपिप्पलाभ्यस्त्वा सुपिप्पलाभ्यस्त्वा त्वा सुपिप्पलाभ्यः सुपिप्पलाभ्यस्त्वा औषधेभ्यः पलाभ्य इति सुपिप्पलाभ्यः औषधेभ्य उदुदोषधेभ्य औषधेभ्य उद्दिवन्दिवमुदोषधेभ्य औषधेभ्य उद्दिवम् औषधेभ्य इत्योषधेभ्यः उद्दिवन्दिवमुदुद्दिवग्स्तभानस्तभानदिवमुदुद्दिवग्स्तभानस्तभानस्तभानदिवन्दिवग्स्तभानास्तभानदिवन्दिवग्स्तभानास्तभानस्तभानस्तभानान्तरिक्षम् कर्माणि पश्यत यतो व्रतानि यतो व्रतानि व्रतानि यतो यतो व्रतानि पस्पशे पस्पशे व्रतानि यतो यतो व्रतानि पस्पशे व्रतानि पस्पशे पस्पशे व्रतानि व्रतानि पस्पशे पस्पशे इति पस्पशे इन्द्रस्य युज्यो युज्य इन्द्रस्येन्द्रस्य युज्य सखा सखा युज्य इन्द्रस्येन्द्रस्य युज्य सखा सखा सखा युज्यो युज्य सखा हेति सखा विष्णोर्विष्णोस्तद्विष्णोः परमम् परमम् विष्णोस्तत्तद्विष्णोः परमम् विष्णोः परमम् परमम् विष्णोर्विष्णोः परमम् पदम् पदम् परमम् विष्णोर्विष्णोः परमम् पदम् परमम् पदम् पदम् परमम् परमम् पदगो सदा सदा पदम् परमम् परमम् पदगो सदा पदम् सदा सदा पदम् पदगो सदा पश्यन्ति पश्यन्ति सदा पदम् पदगो सदा पश्यन्ति सदा पश्यन्ति पश्यन्ति सदा सदा पश्यन्ति सूरजः सूरजः पश्यन्ति सदा सदा पश्यन्ति सूरजः सूरयः सूरयः पश्यन्ति पश्यन्ति सूरयः सूरय इति सूरजः दिवीमेव दिवि दिवीव चक्षुश्चक्षुरिव दिवि दिवीव चक्षुः इव चक्षुश्चक्षुरिवेव चक्षुरातदमाततम् चक्षुरिवेव चक्षुरातदम् चक्षुरातदमाततम् चक्षुश्चक्षुरातदम् आततमित्यातमम् ब्रह्मवनिम् त्वा त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा ब्रह्मवनिम् ब्रह्मवनिम् त्वा क्षत्रवनिम् ब्रह्मवनिमिति ब्रह्मवनिम् त्वा क्षत्रवनिम् क्षत्रवनिम् त्वा त्वा क्षत्रवनिगुम् सुप्रजावनिगुम् सुप्रजावनिम् क्षत्रवनिम् त्वा त्वा क्षत्रवनिगुम् सुप्रजावनिम् क्षत्रवनिगो सुप्रजावनिगो सुप्रजावनिम् क्षत्रवनिम् क्षत्रवनिगो सुप्रजावनिगो राजस्पोषवनिगो राजस्पोषवनिगो सुप्रजावनिम् क्षत्रवनिम् क्षत्रवनिगो सुप्रजावनिगो राजस्पोषवनिम् क्षत्रवनिमिति क्षत्रावनिम् सुप्रजावनिगो राजस्पोषवनिगो राजस्पोषवनिगो सुप्रजावनिगो सुप्रजावनिगो राजस्पोषवनिम् परिपरि राजस्पोषवनिगो सुप्रजावनिगो सुप्रजावनिगो राजस्पोषवनिम् परि सुप्रजावनिमिति सुप्रजावनिम् राजस्पोषवनिम् परिपरि राजस्पोषवनिगो राजस्पोषवनिम् पर्योहाम्योहामि परि राजस्पोषवनिगो राजस्पोषवनिम् पर्योहामि राजस्पोषवनिमिति राजस्पोषावनिम् पर्योहाम्योहामि परि पर्योहामि ब्रह्म ब्रह्मोहामि परि पर्योहामि ब्रह्म ब्रह्मोहाम्योहामि ब्रह्म दृगुंह ब्रह्मोहाम्योहामि ब्रह्म दृगुंह ब्रह्म दृगोह दृगोह ब्रह्म ब्रह्म दृगोह क्षत्रम् क्षत्रम् दृगोह ब्रह्म ब्रह्म दृगोह क्षत्रम् दृगुंह क्षत्रम् क्षत्रम् दृगुंह दृगुंह क्षत्रम् दृगुंह दृगुंह क्षत्रम् दृगुंह दृगुंह क्षत्रम् दृगुंह क्षत्रम् दृगोह दृगोह क्षत्रम् क्षत्रम् दृगोह प्रजाम् प्रजाम् दृगोह क्षत्रम् क्षत्रम् दृगोह प्रजा प्रजाम् प्रजान् दृगुंह दृगुंह प्रजान् दृगुंह दृगुंह प्रजान् दृगुंह दृगुंह प्रजान् दृगुंह प्रजान् दृगोह दृगोह प्रजाम् प्रजान् दृगोह राजो राजो दृगोह प्रजाम् प्रजान् दृगोह राजः प्रजामिति प्राजा राजो राजो दृगोह दृगोह राजस्पोषम् पोषकौ राजो दृगोह दृगोह राजस्पोषम् राजस्पोषम् पोषकम् राजो राजस्पोषम् दृगुंह दृगुंह पोषकम् राजो राजस्पोषम् दृगुंह पोषम् दृगोह दृगोह पोषम् पोषम् दृगोह परिवीः परिवीर्दृगोह पोषम् पोषम् दृगोह परिवीः परिवीः परिवीर्दृगुंह दृगुंह परिवीरस्यसि परिवीर्दृगुंह दृगुंह परिवीरसि परिवीरस्यसि परिवीः परिवीरसि परिपर्यसि परिवीः परिवीरसि परिवीरिति परिवीर्यस्यसि परित्वा परिजस्यसि परित्वा परिवरित्वा दैवीर्दैवीस्त्वा परिवरित्वा दैवीः दैवीर्दैवीस्त्वा त्वा दैवीर्विशो विशो दैवीस्त्वा त्वा दैवीर्विशः दैवीर्विशो विशो दैवीर्दैवीर्विशो व्ययन्तां यजन्तां विशो दैवीर्दैवीर्विशो व्ययन्तायन्तां व्ययन्तां विशो विशो व्ययन्तां परिपरिव्ययन्तां विशो विशो व्ययन्तां परि व्ययन्तां परिपरिव्ययन्तां व्ययन्तां परेममिमं परिव्ययन्तां व्ययन्तां परेमम् परेममिमं परिपरेमगो राजो राज इमं परिपरेमगो राजः इममगो राजो राज इममिमगो राजस्पोषः पोषो राज इममिमगो राजस्पोषः राजस्पोषः पोषो राजो राजस्पोषो यजमानम् यजमानम् पोषो राजो राजस्पोषो यजमानम् पोषो यजमानम् यजमानम् पोषः पोषो यजमानम् मनुष्या मनुष्या यजमानम् पोषः पोषो यजमानम् मनुष्याः यजमानम् मनुष्या मनुष्या यजमानम् यजमानम् मनुष्यान्तरिक्षस्यान्तरिक्षस्य मनुष्या यजमानम् यजमानम् मनुष्यान्तरिक्षस्यान्तरिक्षस्य मनुष्या मनुष्यान्तरिक्षस्य त्वान्तरिक्षस्य मनुष्या मनुष्यान्तरिक्षस्य त्वान्तरिक्षस्य त्वान्तरिक्षस्यान्तरिक्षस्य त्वासानौ सानौ त्वान्तरिक्षस्यान्तरिक्षस्य त्वासानौ वासानौ सानौ त्वा त्वासानाववासानौ त्वा त्वासानाववासानाववासानौ सानावव गोहामि गोहाम्यवसानौ सानावव गोहामि अवगोहामि गोहाम्यवाव गोहामि गोहामीति गोहामि क्षेत्वा त्वेष इषेत्वोपवीरुपवीस्त्वेष इषेत्वोपवीः पवीरुपवी त्वोपवीरस्यस्युपवीरस्युपवीरसि उपवीरस्यस्युपवीरुपवीरस्युपो उपो अस्युपवीरुपवीरस्युपो उपवीरित्युपवीरस्युपो उपो अस्यस्युपो देवान् देवानुपो अस्यस्युपो देवा देवान् देवानुपो उपो देवान् दैवीर्देवानुपो उपो देवान् दैवीत्युपो देवान् दैवीर्देवान् देवान् दैवीर्विशो विशो दैवीर्देवान् देवान् दैवीर्विशः दैवीर्विशो विशो दैवीर्दैवीर्विशः प्रप्रविशो दैवीर्दैवीर्विशः प्राप्रविशो विशः प्रागुरगुः प्रविशो विशः प्रागुः प्रागुरगुः प्रप्रागुर्वह्नेर्वह्नेरगुः प्रप्रागुर्वह्नीर्वह्नेरगुरगुर्वह्नेरुषिजौषिजोवह्नेरगुरगुर्वह्नेरुषिजः ृहस्पते बृहस्पते बृहस्पते बृहस्पत उषिज उषिजो बृहस्पते धारय धारय बृहस्पत उषिज उषिजो बृहस्पते धारय बृहस्पते धारय धारय बृहस्पते बृहस्पते धारया वसूनि वसूनि धारय बृहस्पते बृहस्पते धारया वसूनि धारया वसूनि वसूनि धारय धारया वसूनि हव्या हव्या वसूनि धारय धारया वसूनि हव्या वसूनि हव्या हव्या वसूनि वसूनि हव्याते ते हव्या वसूनि वसूनि हव्याते हव्याते ते हव्या हव्याते स्वदन्तागस्वदन्तान्ते हव्या हव्याते स्वदन्ताम् स्वदन्तागस्वदन्तान्ते ते स्वदन्तान् देवदेव स्वदन्तान्ते ते स्वदन्तान् देव स्वदन्तान् देवदेव स्वदन्तागस्वदन्तान् देवत्रष्टस्त्वष्टर्देव स्वदन्तागस्वदन्तान् देवत्रष्टः देवत्रष्टस्त्वष्टर्देवत्रष्टर्वसु वसुत्वष्टर्देवदेव त्वष्टर्वसुष्टर्वसुवसुत्वष्टस्त्वष्टर्वसुरण्व जनित्रमस्य वृषणौ वृषणावसि जनित्रम् जनित्रमसि वृषणौ वृषणौ वृषणावस्य वृषणौ स्थस्थ वृषणावस्य वृषणौ स्थः वृषणौ स्थस्थो वृषणौ वृषणौ स्थ उर्वश्युर्वशीस्थो वृषणौ वृषणौ स्थ उर्वशी उर्वश्युर्वशीस्थस्थ उर्वश्यस्युर्वशीस्थस्थ उर्वश्यस्यायुराजुरस्य पुरोर्वाः पुरोर्वा अस्यायुराजुरस्य पुरोर्वाः पुरोर्वा घृतेन घृतेन पुरोर्वाः पुरोर्वा घृतेनाक्ते अक्ते घृतेन पुरोर्वाः पुरोर्वा घृतेनाक्ते घृतेनाक्ते अक्ते घृतेन घृतेनाक्ते वृषणम् वृषणमक्ते घृतेन घृतेनाक्ते वृषणम् अक्ते वृषणम् वृषणमक्ते अक्ते वृषणम् दधाथान् दधाथाम् वृषणमक्ते अक्ते वृषणम् दधाथाम् अक्ते इत्यक्ते दधाथान् दधाथाम् वृषणम् वृषणम् दधाथाम् गायत्रम् गायत्रम् दधाथाम् वृषणम् वृषणम् दधाथाम् गायत्रम् दधाथाम् गायत्रम् गायत्रम् दधाथाम् दधाथाम् गायत्रम् छन्दश्छन्दो गायत्रम् दधाथाम् दधाथाम् गायत्रम् छन्दः गायत्रम् छन्दश्छन्दो गायत्रम् गायत्रम् छन्दोन्वनुछन्दो गायत्रम् गायत्रम् छन्दोनो छन्दोन्वनुछन्दश्छन्दोन प्रप्राणु छन्दश्छन्दोन प्राणप्रप्राण्वनु प्रजायस्वजायस्व प्राण्वनु प्रजायस्व प्रजायस्वजायस्व प्रजायस्व त्रैष्टुभन् त्रैष्टुभञ्जायस्व प्रजायस्व त्रैष्टुभम् जायस्व त्रैष्टुभन् त्रैष्टुभञ्जायस्व जायस्व त्रैष्टुभम् जागदम् जागदम् त्रैष्टुभञ्जायस्व जायस्व त्रैष्टुभम् जागदम् त्रैष्टुभम् जागदम् जागदम् त्रैष्टुभम् त्रैष्टुभम् जागदम् छन्दश्छन्दो जागदम् त्रैष्टुभम् त्रैष्टुभम् जागदम् छन्दः जागदम् छन्दश्छन्दो जागदम् जागदम् छन्दोन्मनुछन्दो जागदम् जागदम् छन्दोनो छन्दोन्मनुछन्दश्छन्दोनु प्रप्राणु छन्दश्छन्दोनु प्राणु प्रप्राण्वनु प्रजायस्व जायस्व प्राण्वनु प्रजायस्व जायस्वजायस्व प्रजायस्व भवतम् भवतम् जायस्व प्रजायस्व भवतम् जायस्व भवतम् भवतम् जायस्व जायस्व भवतम् नो नो भवतम् जायस्व जायस्व भवतम् नः भवतम् नो नो भवतम् भवतम् नः समनसौ समनसौ नो भवतम् भवतम् नः समनसौ नः समनसौ समनसौ नो नः समनसौ समोकसौ समोकसौ समनसौ नो नः समनसौ समोकसौ समनसौ समोकसौ समोकसौ समनसौ समनसौ समोकसावरेपसावरेपसौ समोकसौ समनसौ समनसौ समोकसावरेपसौ समनसा विति सा मनसौ समोकसावरेपसावरेपसौ समोकसौ समो स्मोकसावरेपसौ स्मोकसावितिसम् ओकसौ अरेपसावित्यरेपसौ मा यज्ञम् यज्ञम् मा यज्ञगो हि गोशिष्टगो हि गोशिष्टम् यज्ञम् मा यज्ञगो हि गोशिष्टम् यज्ञगुं हि गोशिष्टगो हि गोशिष्टम् यज्ञम् यज्ञगो हि गोशिष्टम् मा हि गोशिष्टम् यज्ञम् यज्ञगो हि गोशिष्टम् मा हि गोशिष्टम् मा हि गोशिष्टगो हि गोशिष्टम् मा यज्ञपदिम् यज्ञपदिम् मा हि गोशिष्टगो हि गोशिष्टम् मा यज्ञपदिम् मा यज्ञपदिम् यज्ञपदिम् मा यज्ञपदिम् जातवेदसौ जातवेदसौ यज्ञपदिम् मा यज्ञपदिम् जातवेदसौ यज्ञपदिम् जातवेदसौ जातवेदसौ यज्ञपदिम् यज्ञपदिम् जातवेदसौ शिवौ शिवौ जातवेदसौ यज्ञपदिम् यज्ञपदिम् जातवेदसौ शिवौ जातवेदसौ शिवौ शिवौ जातवेदसौ जातवेदसौ शिवौ भवतम् भवतगो शिवौ जातवेदसौ जातवेदसौ शिवौ भवतम् शिवौ भवतम् भवतगो शिवौ शिवौ भवतमद्याद्य भवतगो शिवौ शिवौ भवतमद्या भवतमद्याद्य भवतम् भवतमद्यनो नोद्यभवतम्भवतमद्यनः नोद्याद्यनः इति नग्नाग्निरग्निरग्नाग्निश्चरतिजरत्यग्निरग्नाग्निश्चरति प्रविष्टः प्रविष्टश्चरत्यग्निरग्निश्चरति प्रविष्टः प्रविष्टः प्रविष्टश्चरति जरति प्रविष्ट ऋषीणाम् ऋषीणाम् प्रविष्टश्चरति जरति प्रविष्ट ऋषीणाम् प्रविष्ट ऋषीणाम् ऋषीणाम् प्रविष्टः प्रविष्ट ऋषीणाम् पुत्रः पुत्र ऋषीणाम् प्रविष्टः पुत्र ऋषीणाम् पुत्रः प्रविष्ट इति प्राविष्टः ऋषीणाम् पुत्रः पुत्र ऋषीणाम् ऋषीणाम् पुत्रो अधिराजो अधिराजः पुत्र ऋषीणाम् ऋषीणाम् पुत्रो अधिराजः पुत्रः पुत्रो अधिराज एष एषोऽधिराजः पुत्रः पुत्रो अधिराज एषः अधिराज एष एषोऽधिराजोऽधिराज एषः अधिराज इत्यधिराजः एष इत्येषः स्वाहा कृत्य ब्रह्मणा ब्रह्मणा स्वाहा कृत्य स्वाहा कृत्य ब्रह्मणा चेते ब्रह्मणा स्वाहा कृत्य स्वाहा कृत्य ब्रह्मणा ते स्वाहा कृत्येति स्वाहा कृत्या ब्रह्मणा चेते ब्रह्मणा ब्रह्मणा ते जुहोमि जुहोमि ते ब्रह्मणा ब्रह्मणा ते जुहोमि जुहोमि जुहोमि ते जुहोमि मा जुहोमि ते जुहोमि मा देवानां देवानां मा जुहोमि जुहोमि मा देवानां देवानां देवानां मा देवानां मिथुया मिथुया देवानां मा देवानां मिथुया देवानां मिथुया मिथुया देवानां देवानां मिथुया कः कर्मिथुया देवानां देवानां मिथुया कः मिथुया कः कर्मिथुया मिथुया कद्भागधेयं भागधेयं कर्भागधेयम् भागधेयम् कः कर्भागधेयम् भागधेयमिति भागाधेयम् आददे दद आदद अर्थस्यर्थस्य दद आदद अर्थस्य अर्थस्यर्थस्य ददे दद अर्थस्य त्वार्थस्य ददे दद अर्थस्य त्वास्य त्वार्थस्यर्थस्य त्वा देवहविर्देवः विस्त्वर्थस्यर्थस्य त्वा देवहविः देवहविर्देवः विस्त्वा त्वा देवहविः पाशेन पाशेन देवहविस्त्वा त्वा देवहविः पाशेन देवहविः पाशेन पाशेन देवहविर्देवहविः पाशेन पाशेन देवहविर्देवहविः पाशेन देवहविरिति देवहविः पाशेन पाशेन पाशेनारभेरभ आपाशेन पाशेनारभे आरभेरभ आरभे धरुष धरुष रभ आरभे धरुषाभे धरुष धरुष रभेरभे धरुषा मानुषान् मानुषान् धरुष रभेरभे धरुषा मानुषान् धरुषा मानुषान् मानुषान् धरुष धरुषा मानुषानद्भ्योभ्यो मानुषान् धरुष धरुषा मानुषानद्भ्यः मानुषानद्भ्योभ्यो मानुषान् मानुषानद्भ्यस्त्वाद्भ्यो मानुषान् मानुषानद्भ्यस्त्वा स्वात्तग्नस्वात्तमस्य स्वात्तञ्चित्स्वात्तमस्य स्वात्तञ्चित् स्वात्तञ्चित् स्वात्तग्नस्वात्तञ्चित्सदेव पुंसदेव वञ्चित् स्वात् यज्ञपतिं यज्ञे यज्ञपतिं यज्ञपतिं यज्ञे यज्ञे यज्ञपतिं धाधा यज्ञपतिं यज्ञे यज्ञे यज्ञपतिं श्रोत्रं प्रियायतां प्रियायतामाप्यायतां याप्यायतामाप्यायतां याजतां याप्यायतां व्याजतां जाते तेजाप्यायतां व्याजतां जाते जाते तेजायाते प्राणान् प्राणान् तेजायाते प्राणान् ते प्राणान् प्राणागुस्ते ते प्राणान् छुक्छुक् प्राणागुस्ते ते प्राणान् छुक् प्राणान् छुक्छुक् प्राणान् प्राणान् छुक् जगाम जगाम शुक् प्राणान् प्राणान् छुक् जगाम प्राणानिति प्राणान् शुक् जगाम जगाम शुक् शुक् जगाम या या जगाम शुक् शुक् जगाम या जगाम या या जगाम जगाम या चक्षुश्चक्षुर्या जगाम जगाम या चक्षुः या चक्षुश्चक्षुर्या या चक्षुश्चक्षुर्या श्रोत्रज्ञश्रोत्रिञ्या चक्षुश्चक्षुर्या श्रोत्रम् या श्रोत्रज्ञश्रोत्रिञ्या या श्रोत्रं यद्यच्छ्रोत्रिञ्या या श्रोत्रं यत् श्रोत्रं यद्यच्छ्रोत्रज्ञश्रोत्रं यत्ते तेजच्छ्रोत्रज्ञश्रोत्रं यत्ते तेजद्यत्ते क्रोरं क्रोरं तेजद्यत्ते क्रोरं ते क्रोरं क्रोरन्ते ते क्रोरं यद्यत्क्रोरन्ते ते क्रोरं यत् क्रोरं यद्यत्क्रोरं क्रोरं यदास्थितमास्थितं यत्क्रोरं क्रोरं यदास्थितं यदास्थितमास्थितं यद्यदास्थितं तत्तदास्थितं यद्यदास्थितं तद् आस्थितं तत्तदास्थितमास्थितं तत्ते ते तदास्थितमास्थितं तत्ते आस्थितमित्यास्थितं तत्ते ते तत्तत्त आते तत्तत्त आते तहाप्याजतां व्याजतामाते तहाप्याजतां व्याजतां व्याजतामाप्याजतां तत्तत्प्याजतामाप्याजतां तत् व्याजतां तत्तत्प्याजतां व्याजतां तत्ते ते तत्प्याजतां व्याजतां तत्ते ते ते तत्तत्त एतेनैतेन ते तत्तत्त एतेन एतेनैतेन तेत एतेन सुन्धतागुं सुन्धतामेतेन तेत एतेन सुन्धता एतेन सुन्धतागुं सुन्धतामेतेनैतेन सुन्धतान्नाभिर्नाभिः सुन्धतामेतेनैतेन सुन्धतान्नाभिः सुन्धतान्नाभिर्नाभिः सुन्धतागुं सुन्धतान्नाभिस्तेतेनाभिः सुन्धतागुं सुन्धतान्नाभिस्ते नाभिस्तेतेनाभिर्नाभिस्त आतेनाभिर्नाभिस्त आते तहाप्याजतां व्याजतामाते तहाप्याजताम् व्याजतां व्याजतामाप्याजतां पायुः पायुः प्याजतामाप्याजतां पायुः व्याजतां पायुः पायुः व्याजतां व्याजतां पायुस्ते ते पायुः व्याजतां व्याजतां पायुस्ते पायुस्ते ते पायुः पायुस्त आते पायुः पायुस्त आते तहाप्याजतां व्याजतामाते तहाप्याजतामाप्याजतां व्याजतामाप्याजतागुं शुद्धाः शुद्धाः प्याजतामाप्याजतागुं शुद्धाः व्याजतागुं शुद्धाः शुद्धाः प्याजतां व्याजतागुं शुद्धाश्चरित्राश्चरित्राः शुद्धाः प्याजतां व्याजतागुं शुद्धाश्चरित्राः शुद्धाश्चरित्राः शुद्धाः शुद्धाश्चरित्राश्चकुंसञ्चरित्राः शुद्धाः शुद्धाश्चरित्राश्यम् चरित्राश्चकुंसञ्चरित्राश्चरित्राश्चमभ्योऽभ्यश्चरित्राश्चरित्राश्चमभ्यः समभ्योऽभ्यश्चकुंसमध्यश्चकुंसमध्यश्चकुंसमध्यश्यम् रक्षसागुं रक्षसागुं हिगुंसीर्हिगुंसीर्रक्षसां भागो भागो भागो रक्षसागो रक्षसाम् भागोऽस्यसि भागो रक्षसागो रक्षसाम् भागोऽसि भागोऽस्यसि भागो भागो सीतमिदमसि भागो भागो सीतम् असीदमिदमस्य सीदमहमहमिदमस्य सीदमहम् इदमहमहमिदमिदमहगुं रक्षो रक्षोऽहमिदमिदमहगुं रक्षः महगुं रक्षो रक्षोऽहमहगुं रक्षो धमम धमगो रक्षोऽहमहगुं रक्षो धमम् रक्षो धमम धमगुं रक्षो रक्षो धमम् धमस्तमो धमगुं रक्षो रक्षो धमन्तमः धमन्तमस्तमो धमम धमन्तमो नयामि नयामि तमो धमम धमन्तमो नयामि तमो नयामि नयामि तमस्तमो नयामि यो यो नयामि तमस्तमो नयामि यः नयामि यो यो नयामि नयामि योऽस्मानस्मान यो नयामि नयामि योऽस्मान योऽस्मानस्मान यो योऽस्मान् द्वेष्टि द्वेष्ट्यस्मान् यो योऽस्मान् द्वेष्टि अस्मान् द्वेष्टि द्वेष्ट्यस्मानस्मान् द्वेष्टि यञ्जन् द्वेष्ट्यस्मानस्मान् द्वेष्टियम् ष्टियञ्जन्द्वेष्टित्वेष्टयञ्च तयन्द्वेष्टित्वेष्टयञ्च च चयञ्च वयम् वयम् च यञ्च वयम् च वयम् वयन्त च वयम् विष्मो द्विष्मो वयन्त च वयम् विष्मः वयम् विष्मो द्विष्मो वयम् वयम् विष्म इदमिदम् विष्मो वयम् वयम् विष्म इदम् विष्म इदमिदम् विष्मो द्विष्म इदमेन मेनमिदम् विष्मो द्विष्म इदमेनम् इदमेन मेनमिदमिदमेनम धमम धममेनमिदमिदमेनम धमम् एनम धमम धममेनमेनम धमन्तमस्तमो धममेन मेनम धमन्तमः धमन्तमस्तमो धमम धमन्तमो नयामि नयामि तमो धमम धमन्तमो नयामि तमो नयामि नयामि तमस्तमो नयामीष इषे नयामि तमस्तमो नयामीषे नयामीष इषे नयामि नयामीषे त्वा त्वेषे नयामि नयामीषे त्वा त्वेष इषे त्वा घृतेन घृतेन त्वेष इषे त्वा घृतेन घृतेन घृतेन त्वात्वा घृतेन द्या वा पृथिवी द्या वा पृथिवी घृतेन त्वात्वा घृतेन द्या वा पृथिवी पृथिवी घृतेन घृतेन द्या वा पृथिवी प्रत्या वा पृथिवी घृतेन घृतेन द्या वा पृथिवी पृथिवी प्रत्या वा पृथिवी द्या वा पृथिवी प्रोर्ण्वा थामोर्ण्वा थाम् प्रत्या वा पृथिवी द्या वा पृथिवी प्रोर्ण्वा थाम् द्या वा पृथिवी इति द्या वा पृथिवी ओर्ण्वा थामोर्ण्वा थाम् प्रप्रोर्ण्वा थामच्छिन्नोच्छिन्न ओर्ण्वा थाम् प्रप्रोर्ण्वा थामच्छिन्नः ओर्ण्वा थामच्छिन्नोच्छिन्न ओर्ण्वा थामोर्ण्वा थाम छिन्नो राजो राजोच्छिन्न ऊर्ण्वा थामूर्ण्वा थामच्छिन्नो राजः छिन्नो राजो राजोच्छिन्नोच्छिन्नो राजस्वीरस्वीरो राजोच्छिन्नोच्छिन्नो राजस्वीरः राजस्वीरस्वीरो राजो राजस्वीर उरूरुसुवीरो राजो राजस्वीर उरूर उरूरुसुवीरस्वीर उर्वन्तरिक्षमन्तरिक्षमुरुसुवीरस्वीर उर्वन्तरिक्षम् वीर इति सुवीरः उर्वन्तरिक्षमन्तरिक्षमुरूर्वन्तरिक्षमन्वन्वन्तरिक्ष ृक्षमनो अन्तरिक्षमन्वन्वन्तरिक्षमन्तरिक्षमन्विह्यन्वन्तरिक्षमन्तरिक्षमन्विह्यन्वन्विहि वायो वायो इह्यन्वन्विहि वायो वायो वायो हि वायो विविवायो इहि वायो वि वायो विविवायो वायो विहि विवायो वायो विहि वायो इति वायो विहि विविः स्तोकानागस्तोकानामिहि विविः स्तोकानाम् स्तोकानागस्तोकानाम् स्वाहा स्वाहा स्तोकानाम् हि स्तोकानागुस्वाहा स्तोकानागुस्वाहा स्वाहा स्तोकानागुस्तोकानागुस्वाहोर्ध्वनभसमोर्ध्वनभसग्नस्वाहा स्तोकानागुस्तोकानागुस्वाहोर्ध्वनभसम् स्वाहोर्ध्वनभसमोर्ध्वनभसग्नस्वाहा स्वाहोर्ध्वनभसम् मारुतम् मारुतमोर्ध्वनभसग्नस्वाहा स्वाहोर्ध्वनभसम् मारुतम् ऊर्ध्वनभसम् मारुतम् मारुतमोर्ध्वनभसमोर्ध्वनभसम् मारुतम् गच्छतम् ध्वनभसमित्योर्ध्वानभसम् मारुतम् गच्छतम् गच्छतम् मारुतम् मारुतम् गच्छतम् गच्छतमिति गच्छतम् सन्ते ते सकौ सन्ते मनसा मनसा ते सकौ सन्ते मनसा मनसा मनसा ते मनसा मनो मनो मनसा ते मनसा मनः मनसा मनो मनो मनसा मनसा मनस्सगौ सम्मनो मनसा मनसा मनस्सम् मनस्सगौ सम्मनो मनस्सम् प्राणेन प्राणेन सम्मनो मनस्सम् प्राणेन प्राणेन प्राणेन सकौ सम्प्राणेन प्राणः प्राणः प्राणेन सकौ सम्प्राणेन प्राणः प्राणेन प्राणः प्राणः प्राणेन प्राणेन प्राणो दुष्टम् दुष्टम् प्राणः प्राणेन प्राणेन प्राणो दुष्टम् प्राणेनेति प्राणेन प्राणो दुष्टम् दुष्टम् प्राणः प्राणो दुष्टम् देवेभ्यो देवेभ्यो दुष्टम् प्राणः प्राणो दुष्टम् देवेभ्यः प्राण इति प्राणः दुष्टम् देवेभ्यो देवेभ्यो दुष्टम् दुष्टम् देवेभ्यो हव्यगुम् हव्यम् देवेभ्यो दुष्टम् दुष्टम् देवेभ्यो हव्यम् देवेभ्यो हव्यगो हव्यं देवेभ्यो देवेभ्यो हव्यं घृतवत् घृतवद्धव्यं देवेभ्यो देवेभ्यो हव्यं घृतवद् हव्यं घृतवत् घृतवद्धव्यगो हव्यं घृतवत् स्वाहा स्वाहा घृतवद्धव्यगो हव्यं घृतवत् स्वाहा घृतवत् स्वाहा स्वाहा घृतवत् घृतवत् स्वाहा इन्द्र ऐन्द्र स्वाहा घृतवत् घृतवत् स्वाहा इन्द्रः घृतवदिति घृतावत् स्वाहा इन्द्र ऐन्द्र स्वाहा स्वाहा इन्द्रः प्राणः प्राण ऐन्द्र स्वाहा स्वाहा इन्द्रः प्राणः ऐन्द्रः प्राणः प्राण ऐन्द्र ऐन्द्रः प्राणो अङ्गे अङ्गे अङ्गे अङ्गे प्राण ऐन्द्र ऐन्द्रः प्राणो अङ्गे अङ्गे प्राणो अङ्गे अङ्गे अङ्गे अङ्गे प्राणः प्राणो अङ्गे अङ्गे निन्यङ्गे अङ्गे प्राणः प्राणो अङ्गे अङ्गे नि प्राण इति प्राणः अङ्गे अङ्गे निन्यङ्गे अङ्गे अङ्गे अङ्गे निदेध्यते धन्यङ्गे अङ्गे अङ्गे अङ्गे निदेध्यतो अङ्गे ध्यदैन्द्र ऐन्द्रो देध्यन्निनदेध्यदैन्द्रः ध्यदैन्द्र ऐन्द्रो देध्यदेध्यदैन्द्रो पानो पान ऐन्द्रो देध्यदेध्यदैन्द्रो पानः ऐन्द्रो पानो पान ऐन्द्र ऐन्द्रो पानो अङ्गे अङ्गे अङ्गे अङ्गे पान ऐन्द्र ऐन्द्रो पानो अङ्गे अङ्गे पानो अङ्गे अङ्गे अङ्गे अङ्गे पानो पानो अङ्गे अङ्गे विव्यङ्गे अङ्गे पानो पानो अङ्गे अङ्गे वि पान इत्यपा अनः अङ्गे अङ्गे विव्यङ्गे अङ्गे विमो भुवत् विभो भुवत् भो भुवत् व्यङ्गे अङ्गे अङ्गे अङ्गे विभो भुवत् अङ्गे अङ्ग इत्यङ्गे अङ्गे विभो भुवत् भो भुवत् विभो भुवत् देव देव भो भुवत् विभो भुवत् देव भो भुवत् देव देव भो भुवत् भो भुवत् देवत्पष्ट स्पष्टर्देव भो भुवत् भो भुवत् देवत्पष्टः देवत्रष्टस्पष्टर्देव देवत्रष्टद्भूरि भूरि त्रष्टर्देव देवत्रष्टद्भूरि भूरि भूरि त्वष्ट स्पष्टर्भूरि ते ते भूरि त्वष्ट स्पष्टर्भूरि ते भूरि ते ते भूरि भूरि ते सकुं सकुं सकुंसं ते भूरि भूरि ते सकुंसं ते सकुं सकुं सकुंसं ते ते सकुंसमेत्वेतु सकुंसं ते ते सकुंसमेतु सकुंसमेत्वेतु सकुं सकुं सकुंसमेतु विश्वरूपा विश्वरूपा एतु सकुं सकुं सकुंसमेतु विश्वरूपा सकुंसमिति सं एतु विश्वरूपा विश्वरूपा एत्वेतु विश्वरूपा यद्यत् विश्वरूपा एत्वेतु विश्वरूपा यत् विश्वरूपा यद्यद्विषरूपा विषरूपा यत् सलक्ष्माणः सलक्ष्माणो यद्विषरूपा विषरूपा यत् सलक्ष्माणः रूपा इति विषुरूपाः यत् सलक्ष्माणः सलक्ष्माणो यद्यत् सलक्ष्माणो भवथ भवथ सलक्ष्माणो यद्यत् सलक्ष्माणो भवथ सलक्ष्माणो भवथ भवथ सलक्ष्माण सलक्ष्माणो भवथ देवत्रा देवत्रा भवथ सलक्ष्माण सलक्ष्माणो भवथ देवत्रा सलक्ष्माण इति सा लक्ष्माणः भवथ देवत्रा देवत्रा भवथ भवथ देवत्रायन्तं यन्तं देवत्रा भवथ भवथ देवत्रायन्तम् देवत्रायन्तं यन्तं देवत्रा देवत्रायन्तमवसेवसे यन्तं देवत्रा देवत्रायन्तमवसे देवत्रेति देवात्रायन्तमवसेवसे यन्तं यन्तमवसे सखायः सखायो वसे यन्तं यन्तमवसे सखायः वसे सखायः सखायो वसेवसे सखायोन्मनु सखायो वसेवसे सखायोनु सखायोन्मनु सखायः सखायोनुत्वात्मानु सखायः सखायोनुत्वात् त्वान्मनुत्वा माता माता त्वान्मनुत्वा माता माता मातात्मा मातात्मा माता पितरः माता पितरः पितरो माता माता पितरो मदन्तु मदन्तु पितरो माता माता पितरो मदन्तु पितरो मदन्तु मदन्तु पितरः पितरो मदन्तु श्री श्रीर्मदन्तु पितरः पितरो मदन्तु श्री मदन्तु श्री श्रीर्मदन्तु मदन्तु श्रीरस्य श्रीर्मदन्तु मदन्तु श्रीरसि श्रीरस्य श्री श्रीरस्यग्निरग्निरसि श्री श्रीरस्यग्निः यज्ञरग्निरस्यग्निस्त्वाग्निरग्निस्त्वा श्रीणातु श्रीणातु त्वाग्निरग्निस्त्वा श्रीणातु श्रीणातु श्रीणातु त्वा श्रीणात्वापः श्रीणातु त्वात्पा श्रीणात्वापः श्रीणात्वापः श्रीणातु श्रीणात्वापस्सगोसमापः श्रीणातु श्रीणात्वापस्सम् आपस्सगोसमापस्समरिणन्नरिणन् समरिणन्नरिणन् सगोसमरिणनु वातस्य वातस्यारिणन् सगोसमरिणनु वातस्यारिणन् वातस्य वातस्यारिणन्नरिणन् वातस्य त्वात्वा वातस्यारिणन्नरिणन् वातस्य त्वातस्य त्वात्वा वातस्य वातस्य त्वाध्वज्यै ध्वज्यै त्वा वातस्य वातस्य त्वाध्वज्यै ध्वज्यै ध्वज्यै त्वा धृज्यै पूष्णः पूष्णो धृज्यै त्वा त्वा धृज्यै पूष्णः धृज्यै पूष्णः पूष्णो धृज्यै धृज्यै पूष्णो रग्नुह्यै रग्नुह्यै पूष्णो धृज्यै धृज्यै पूष्णो रग्नुह्यै पूष्णो रग्नुह्यै रग्नुह्यै पूष्णः पूष्णो रग्नुह्या अपामपागो रग्नुह्यै पूष्णः पूष्णो रग्नुह्या अपाग्नुह्या अपामपागो रग्नुह्यै रग्नुह्या अपामौषधीनामौषधीनामपागो रग्नुह्यै रग्नुह्या अपामौषधीनाम् मित्रावरुणौ स्वाहा स्वाहा मित्रावरुणौ गच्छ गच्छ मित्रावरुणौ स्वाहा स्वाहा स्वाहा मित्रावरुणौ गच्छ मित्रावरुणौ गच्छ गच्छ मित्रावरुणौ मित्रावरुणौ गच्छ स्वाहा स्वाहा गच्छ मित्रावरुणौ मित्रावरुणौ गच्छ स्वाहामिति मित्रावरुणौ गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहा सोमगो सोमग्नु स्वाहा गच्छ गच्छ स्वाहा सोमम् स्वाहा सोमगो सोमग्नु स्वाहा स्वाहा सोमं गच्छ गच्छ सोमग्नु स्वाहा स्वाहा सोमं गच्छ सोमं गच्छ गच्छ सोमगो सोमं गच्छ स्वाहा स्वाहा गच्छ सोमगो सोमं गच्छ स्वाहा स्वाहा स्वाहा गच्छ गच्छ स्वाहा यज्ञं यज्ञज्ञ स्वाहा गच्छ गच्छ स्वाहा यज्ञं स्वाहा यज्ञं यज्ञज्ञ स्वाहा स्वाहा यज्ञं गच्छ गच्छ यज्ञज्ञ स्वाहा स्वाहा यज्ञं गच्छ यज्ञं गच्छ गच्छ यज्ञं यज्ञं गच्छ स्वाहा स्वाहा गच्छ यज्ञं यज्ञं गच्छ स्वाहा गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहा छन्दागुंसि छन्दागुंसि स्वाहा गच्छ गच्छ स्वाहा छन्दागुंसि स्वाहा छन्दागुंसि छन्दागुंसि स्वाहा स्वाहा छन्दागुंसि गच्छ गच्छ छन्दागुंसि स्वाहा स्वाहा छन्दागुंसि गच्छ छन्दागुंसि गच्छ गच्छ छन्दागुंसि छन्दागुंसि गच्छ स्वाहा स्वाहा गच्छ छन्दागुंसि छन्दागुंसि गच्छ स्वाहा स्वाहा स्वाहा गच्छ गच्छ स्वाहा नभो द्यावा पृथिवी स्वाहा गच्छ गच्छ स्वाहा द्यावा पृथिवी स्वाहा द्यावा पृथिवी द्यावा पृथिवी स्वाहा स्वाहा द्यावा पृथिवी गच्छ गच्छ द्यावा पृथिवी स्वाहा स्वाहा द्यावा पृथिवी गच्छ द्यावा पृथिवी गच्छ गच्छ द्यावा पृथिवी द्यावा पृथिवी गच्छ स्वाहा स्वाहा गच्छ द्यावा पृथिवी द्यावा पृथिवी गच्छ स्वाहा द्यावा पृथिवी इति द्यावा पृथिवी गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहा स्वाहा गच्छ गच्छ स्वाहा नभः स्वाहा नभो नभ स्वाहा स्वाहा नभो दिव्यं दिव्यं नभ स्वाहा स्वाहा नभो दिव्यं नभो दिव्यं दिव्यं नभो नभो दिव्यं गच्छ गच्छ दिव्यं नभो नभो दिव्यं गच्छ दिव्यं गच्छ गच्छ दिव्यं दिव्यं गच्छ स्वाहा स्वाहा गच्छ दिव्यं दिव्यं गच्छ स्वाहा स्वाहा स्वाहा गच्छ गच्छ स्वाहाग्निमग्निग्न स्वाहा गच्छ गच्छ स्वाहाग्निं स्वाहाग्निमग्निग्न स्वाहा स्वाहाग्निं वैश्वानरं वैश्वानरमग्निग्न स्वाहा स्वाहाग्निं वैश्वानरम् अग्निं वैश्वानरं वैश्वानरमग्निमग्निं वैश्वानरं गच्छ गच्छ वैश्वानरमग्निमग्निं वैश्वानरं गच्छ वैश्वानरं गच्छ गच्छ वैश्वानरं वैश्वानरं गच्छ स्वाहा स्वाहा गच्छ वैश्वानरं वैश्वानरं गच्छ स्वाहा स्वाहा स्वाहा गच्छ गच्छ स्वाहाद्भ्योभ्य स्वाहा गच्छ गच्छ स्वाहाद्भ्यः स्वाहाद्भ्योभ्य स्वाहा स्वाहाद्भ्य स्वात्माद्भ्य स्वाहा स्वाहाद्भ्य स्वाभ्य स्वात्माद्भ्योभ्य स्वौषधीभ्य औषधीभ्य स्वाद्भ्योभ्य स्वौषधीभ्यः इत्यतोभ्यः औषधीभ्य औषधीभ्य स्वात् औषधीभ्यो मनो मन औषधीभ्य स्वात् औषधीभ्यो मनः औषधीभ्यो मनो मन औषधीभ्य औषधीभ्यो मनो मे मे मन औषधीभ्य औषधीभ्यो मनो मे औषधीभ्य इत्योषधीभ्यः मनो मे मे मनो मनो मे हार्दि हार्दि मे मनो मनो मे हार्दि मे हार्दि हार्दि मे मे हार्दि यच्छ यच्छ हार्दि मे मे हार्दि यच्छ हार्दि यच्छ यच्छ हार्दि हार्दि यच्छ तनोन् तनोन् यच्छ हार्दि हार्दि यच्छ तनोन् तनोन् तनोन् यच्छ यच्छ तनोन् वचन् वचन् तनोन् यच्छ यच्छ तनोन् त्वचम् तनोन् वचन् वचन् तनोन् तनोन् त्वचम् पुत्रम् पुत्रन् वचन् तनोन् तनोन् त्वचम् पुत्रम् त्वचम् पुत्रम् पुत्रन् वचन् वचम् पुत्रन् नप्तारम् नप्तारम् पुत्रन् वचन् वचम् पुत्रन् नप्तारम् पुत्रन् नप्तारम् नप्तारम् पुत्रम् पुत्रन् नप्तारमशीयाशीय नप्तारम् पुत्रम् पुत्रन् नप्तारमशीया नप्तारमशीयाशीय नप्तारम् नप्तारमशीय शुक्शुकशीय नप्तारम् नप्तारमशीय शुकशीय शुक्शुकशीयाशीय शुकशीयाशीय शुकशी शुक्शुकसि तन्दमस शुक्शुकसितम् ोचाभ्यभिषोचयोजश्रोचाभ्यभिषोचयः योजश्रोतयोस्मानस्मानयोजोस्मान्वेष्टिद्वेष्ट्यस्मानयोजोस्मान्वेष्टिस्मान्वेष्टिद्वेष्ट्यस्मानस्मान्वेष्टियञ्ञन्वेष्ट्यस्मानस्मान्वेष्टियम् ष्टिद्वेष्टयञ्च च यन्वेष्टिद्वेष्टयञ्च यञ्च च यञ्ञञ्च वयं वयञ्च यञ्ञञ्च वयं च वयं विष्मोद्विष्मो वयञ्च च वयं विष्मोद्विष्मो वयं वयं विष्मोधाम्नो धाम्नो धाम्नो द्विष्मो वयं वयं विष्मोधाम्नो धाम्नः विष्मोधाम्नो धाम्नो धाम्नो धाम्नो द्विष्मोद्विष्मो धाम्नो धाम्नो राजन् धाम्नो धाम्नो राजन् यत इतो राजन् धाम्नो धाम्नो धाम्नो राजन् यत इतो राजन् धाम्नो धाम्नो धाम्नो राजन् आजन्यतः धाम्नो धाम्न इति धाम्नः धाम्नः आजन्यत इतो राजन् राजन्यतो वरुण वरुणेतो राजन् राजन्यतो वरुणा वरुण वरुणेत इतो वरुणनोणेत इतो वरुणनः वरुणनो नो वरुण वर्णनो मुञ्च मुञ्चनो वरुण वर्णनो मुञ्च मुञ्च मुञ्चनो नो मुञ्च मुञ्चनो नो मुञ्च यतो यद्यन्मुञ्च मुञ्च यदापहापो यन्मुञ्च मुञ्च यदापः यदापहापो यद्यदापो अग्निया अग्निया आपो यद्यदापो अग्निया आपो अग्निया अग्निया आप आपो अग्निया वरुण वरुणाग्निया आप आपो अग्निया वरुणा अग्निया वरुण वरुणाग्निया अग्निया वरुणेतीति वरुणाग्निया अग्निया वरुणेति वरुणेतीति वरुण वरुणेति शपामहे शपामः इति वरुण वरुणेति शपामहे शपामहे शपामः इति शपामहे ततस्ततः शपामः इति शपामहे ततः शपामहे ततस्ततः शपामहे शपामहे ततो वरुण वरुण ततः शपामहे शपामहे ततो वरुणा ततो वरुण वरुण ततस्ततो वरुण नो नो वरुण ततस्ततो वरुणनः वरुण नो नो वरुण वरुण नो मुञ्च मुञ्च नो वरुण वरुण नो मुञ्च मुञ्च मुञ्च नो नो मुञ्च मुञ्चेति मुञ्च हविष्मदीर्मा इमा हविष्मदीर हविष्मदीर्मा आप आप इमा हविष्मदीर हविष्मदीर्मा आपः आप आप इमा इमा आपो हविष्मान हविष्मानाप इमा इमा आपो हविष्मानो आपो हविष्मानो हविष्मानाप आपो हविष्मान् देवो देवो हविष्मानाप आपो हविष्मान् देवः हविष्मान् देवो देवो हविष्मान् हविष्मान् देवो अध्वरो अध्वरो देवो हविष्मान् हविष्मान् देवो अध्वरः देवो अध्वरो अध्वरो देवो देवो अध्वरो हविष्मान् हविष्मागु अध्वरो देवो देवो अध्वरो हविष्मानो अध्वरो हविष्मान् हविष्मागुम् अध्वरो अध्वरो हविष्मागुम् आ हविष्मागुम् अध्वरो अध्वरो हविष्मागुम् आ हविष्मागुम् आ हविष्मानो हविष्मागुम् आविवासति विवासत्या हविष्मानो हविष्मागुम् आविवासति आविवासति विवासत्या विवासति हविष्मानो हविष्मानो विवासत्या विवासति हविष्मानो विवासति हविष्मानो हविष्मानो विवासति विवासति हविष्मागुम् अस्त्वस्तु हविष्मानो विवासति विवासति हविष्मागुम् अस्तु हविष्मागुम् अस्त्वस्तु हविष्मानो हविष्मागुम् अस्तु सूर्य सूर्यो अस्तु हविष्मानो हविष्मागुम् अस्तु सूर्यः अस्तु सूर्य सूर्यो अस्त्वस्तु सूर्यः सूर्य इति सूर्यः अग्नेर्वो वोग्नेरग्नेर्वोपन्न गृहस्यापन्न गृहस्य वोग्नेरग्नेर्वोपन्न गृहस्य वोपन्न गृहस्यापन्न गृहस्य वो वोपन्न गृहस्य सदसि सदस्यपन्न गृहस्य वो वोपन्न गृहस्य सदसि अपन्न गृहस्य सदसि सदस्यपन्न गृहस्यापन्न गृहस्य सदसि साधयामि साधयामि सदस्यपन्न गृहस्यापन्न गृहस्य सदसि साधयामि अपन्न गृहस्येत्यपन्न गृहस्य सदसि साधयामि साधयामि सदसि सदसि साधयामि सुम्नाय सुम्नाय साधयामि सदसि सदसि साधयामि सुम्नाय साधयामि सुम्नाय सुम्नाय साधयामि साधयामि सुम्नाय सुम्नि सुम्नि सुम्नाय साधयामि साधयामि सुम्नाय सुम्नि सुम्नाय सुम्नि सुम्नि सुम्नाय सुम्नाय सुम्नि सुम्ने सुम्ने सुम्नि सुम्नाय सुम्नाय सुम्नि सुम्ने सुम्ने सुम्ने सुम्नि सुम्ने सुम्ने मा सुम्ने सुम्नि सुम्ने मा सुम्ने सुम्ने मा धत्त धत्त मा सुम्ने सुम्ने मा धत्त धत्त धत्त मा धत्तेन्द्राग्नियोरिन्द्राग्नियोर्धत्त मा धत्तेन्द्राग्नियोः धत्तेन्द्राग्नियोरिन्द्राग्नियोर्धत्त धत्तेन्द्राग्नियोर्भागधेजीर्भागधेजीरिन्द्राग्नियोर्धत्त धत्तेन्द्राग्नियोर्भागधेजीः विश्वेषां देवानां देवानामिष्वेषामिष्वेषान् देवानाम् भागधेजीर्देवानामिष्वेषामिष्वेषान् देवानाम् भागधेजीः देवानाम् भागधेजीर्भागधेजीर्देवानाम् देवानाम् भागधेजीस्थस्थभागधेजीर्देवानाम् देवानाम् भागधेजीस्थ भागधेजीस्थस्थभागधेजीर्भागधेजीस्थ यज्ञेस्थभागधेजीर्भागधेजीस्थयज्ञेजीरिति भागधेजीः यज्ञे यज्ञेस्थस्थयज्ञे जागृत जागृतयज्ञेस्थस्थयज्ञे जागृता यज्ञे जागृत जागृतयज्ञे यज्ञे जागृता जागृतेऽपि जागृता हृदे त्वात्त्वा हृदे हृदे त्वा मनसे मनसे त्वा हृदे हृदे त्वा मनसे मनसे मनसे त्वात्त्वा मनसे त्वात्त्वा मनसे त्वात्त्वा मनसे त्वा मनसे त्वात्त्वा मनसे मनसे त्वा दिवे दिवे त्वा मनसे मनसे त्वा दिवे दिवे दिवे त्वा त्वा दिवे त्वा त्वा दिवे त्वा त्वा दिवे त्वा दिवे त्वा त्वा दिवे दिवे त्वा सूर्याय सूर्याय त्वा दिवे दिवे त्वा सूर्याय सूर्याय सूर्याय त्वा त्वा सूर्याय त्वा त्वा सूर्याय त्वा त्वा सूर्याय त्वा सूर्याय त्वा त्वा सूर्याय सूर्याय त्वोर्ध्वमूर्ध्वं त्वा सूर्याय सूर्याय त्वोर्ध्वं ऊर्ध्वमूर्ध्वं त्वोर्ध्वमिममिममूर्ध्वं ऊर्ध्वमिममिममूर्ध्वमूर्ध्वमिममध्वरमध्वरमिममूर्ध्वमूर्ध्वमिममध्वरम् ध्वरमध्वरमिममिममध्वरं गृधि गृध्यध्वरमिममिममध्वरं गृधि गृध्यध्वरमध्वरं गृधि दिवि दिवि दिवि गृधि गृधि दिवि देवेषु देवेषु दिवि गृधि गृधि दिवि देवेषु दिवि देवेषु देवेषु दिवि दिवि देवेषु होत्रा होत्रा देवेषु दिवि दिवि देवेषु होत्रा देवेषु होत्रा होत्रा देवेषु देवेषु होत्रा यच्छ यच्छ होत्रा देवेषु देवेषु होत्रा यच्छ होत्रा यच्छ यच्छ होत्रा होत्रा यच्छ सोम सोम यच्छ होत्रा होत्रा यच्छ सोम यच्छ सोम सोम यच्छ यच्छ सोम राजन् राजन् सोम यच्छ यच्छ सोम राजन् सोम राजन् राजन् सोम सोम राजन्नाराजन् सोम सोम राजन्ना राजन्नाराजन् राजन्ने हि श्याराजन् राजन्ने हि हि ह्यवावे हि ह्यवरोहरोहावे हि ह्यवरोहारोहरोहावरोह मामारोह वावरोह मारोह मामारोहरोह माभेर्भेर्मारोहरोह माभे माभेर्भेर्मामाभेर्मामाभेर्मामाभेर्मामाभेर्मासगुंसं माभेर्भेर्मासं मासगुंसं मामासं विक्था विक्थासं मामासं विक्था विक्था विक्थासगुंसं विक्था मामारिक्थासगुंसं विक्था मा मामा विक्था विक्था मात्वा मा विक्था विक्था मात्वा त्वा मा मात्वा हिगुंशिषगुं हिगुंशिषं त्वा मा मात्वा हिगुंशिषं हिगुंशिषगुं हिगुंशिषं त्वा त्वा हिगुंशिषं प्रजाः प्रजा हिगुंशिषं त्वा त्वा हिगुंशिषं प्रजाः हिगुंशिषं प्रजाः प्रजा हिगुंशिषगुं हिगुंशिषं प्रजास्त्वं त्वं प्रजा हिगुंशिषगुं हिगुंशिषं प्रजास्त्वं प्रजास्त्वं त्वं प्रजाः प्रजास्त्वमुपावरोहोपावरोहत्वं प्रजाः प्रजास्त्वमुपावरोह इति प्राजावरोहोपावरोहत्वं त्वमुपावरोह प्रजाः प्रजा उपावरोहत्वं त्वमुपावरोह प्रजाः उपावरोह प्रजाः प्रजा उपावरोहोपावरोह प्रजास्त्वां त्वां प्रजा उपावरोहोपावरोह प्रजास्त्वावरोहेत्युपा अवरोह प्रजास्त्वां त्वां प्रजाः प्रजास्त्वामुपावरोहन्तु उपावरोहन्तु त्वां प्रजाः प्रजास्त्वामुपावरोहन्तु प्रजा इति प्राजाहमुपावरोहन्तु उपावरोहन्तु त्वां त्वामुपावरोहन्तु शृणोतु शृणोतु उपावरोहन्तु उपावरोहन्तु शृणोतु शृणोतु उपावरोहन्तु उपावरोहन्तु शृणोत्वग्निरग्निः शृणोतु उपावरोहन्तु उपावरोहन्तु शृणोत्वग्निः उपावरोहन्द्वित्युपावरोहन्तु शृणोत्वग्निरग्निः शृणोतु शृणोत्वग्निः समिधा समिधाग्निः शृणोतु शृणोत्वग्निः समिधा समिधा समिधाग्निरग्निः समिधा हवगो हवगो समिधाग्निरग्निः समिधा हवम् समिधा हवगो हवगो समिधा समिधा हवम् मे मे हवगो समिधा समिधा हवम् मे मेधेति संहिधा हवं मे मे हवगो हवं मे शृण्वन्तु शृण्वन्तु मे हवगो हवं मे शृण्वन्तु शृण्वन्तु शृण्वन्तु मे मे शृण्वन्त्वाप आप शृण्वन्तु मे मे शृण्वन्त्वापहान्त्वाप आप शृण्वन्तु शृण्वन्त्वापो धिषणाधिषणाप शृण्वन्तु शृण्वन्त्वापो धिषणाधिषणाप आपो धिषणाश्च धिषणाधिषणाश्च देवीर्देवीश्च धिषणाधिषणाश्च देवीः देवीर्देवीश्च देवीः देवीरिति देवी श्रोतग्रावाणो ग्रावाण शृणोतु श्रोतग्रावाणो विदुषो विदुषो ग्रावाण शृणोतु श्रोतग्रावाणो विदुषः ग्रावाणो विदुषो विदुषो ग्रावाणो ग्रावाणो विदुषो विदुषो ग्रावाणो ग्रावाणो विदुषो नु विदुषो ननु विदुषो विदुषो नु यज्ञं यज्ञं नु विदुषो विदुषो नु यज्ञं यज्ञं यज्ञं ननु यज्ञगो शृणोतु शृणोतु यज्ञं ननु यज्ञगो शृणोतु यज्ञगो शृणोतु शृणोतु यज्ञं यज्ञगो शृणोतु देवो देव शृणोतु यज्ञं यज्ञगो शृणोतु देवः शृणोतु देवो देव शृणोतु शृणोतु देवस्य पिता सविता देव शृणोतु शृणोतु देवस्य पिता देवस्य पिता सविता देवो देवस्य पिता हवगुं हवगुं सविता देवो देवस्य पिता हवम् सविता हवगुं हवगुं सविता सविता हवम् मे मे हवगुं सविता सविता हवम् मे हवम् मे मे हवगुं हवम् मे इति मे देवी राप आभो देवीर् देवी राभो अपाम पामाभो देवीर् देवी राभो अपामो अपाम पामाप आपो अपान्नपान्नपादपामाप आपो अपान्नपात् अपान्नपान्नपादपामपान्नपाद्यो यो न पादपामपान्नपाद्यः पाद्यो यो न पान्नपाद्य ऊर्मिरोर्मिर्यो न पान्नपाद्य ऊर्मिः ऊर्मिरोर्मिर्योज ऊर्मिरुह विश्वो हर्ष्य ऊर्मिर्योज ऊर्मिरुह विश्यः ऊर्मिरुह विश्वो हविष्य ऊर्मिरोर्मिरुह विश्व इन्द्रियावान् इन्द्रियावान् हविष्य ऊर्मिरोर्मिरुह विश्व इन्द्रियावान् हविष्य इन्द्रियावान् इन्द्रियावान् हविष्यो हविष्य इन्द्रियावान् मदिन्तमो मदिन्तम इन्द्रियावान् हविष्यो हविष्य इन्द्रियावान् मदिन्तमः इन्द्रियावान् मदिन्तमो मदिन्तम इन्द्रियावान् इन्द्रियावान् मदिन्तमस्तन्तम् मदिन्तम इन्द्रियावान् इन्द्रियावान् मदिन्तमस्तम् इन्द्रियावानिति इन्द्रियावान् मदिन्तमस्तन्तम् मदिन्तमो मदिन्तमस्तम् देवेभ्यो देवेभ्यस्तम् मदिन्तमो मदिन्तमस्तम् देवेभ्यः देवेभ्यो देवेभ्यस्तन्तम् देवेभ्यो देवत्रा देवत्रा देवेभ्यस्तन्तम् देवेभ्यो देवत्रा देवेभ्यो देवत्रा देवत्रा देवेभ्यो देवेभ्यो देवत्रा धत्त धत्त देवत्रा देवेभ्यो देवेभ्यो देवत्रा धत्त देवत्रा धत्त धत्त देवत्रा देवत्रा धत्त शुक्रकं शुक्रं धत्त देवत्रा देवत्रा धत्त शुक्रं देवत्रेति देवत्रा धत्त शुक्रकं शुक्रं धत्त धत्त शुक्रकं शुक्रवेभ्यः शुक्रवेभ्यः शुक्रं धत्त धत्त शुक्रकं शुक्रवेभ्यः शुक्रकं शुक्रवेभ्यः शुक्रवेभ्यः शुक्रकं शुक्रकं शुक्रवेभ्यो येषां येषां शुक्रवेभ्यः शुक्रकं शुक्रकं शुक्रवेभ्यो येषां शुक्रवेभ्यो येषां येषां शुक्रवेभ्यः शुक्रवेभ्यो येषां भागो भागो येषां शुक्रवेभ्यः शुक्रवेभ्यो येषां भागः शुक्रवेभ्य इति शुक्रवेभ्यः येषां भागो भागो येषां येषां भागस्थस्थ भागो येषां येषां भागस्थ भागस्थस्थ भागो भागस्थ स्वाहा स्वाहा स्थ भागो भागस्थ स्वाहा स्वाहा स्वाहा स्थस्थ स्वाहा कार्षिः कार्षि स्वाहा स्थस्थ स्वाहा कार्षिः स्वाहा कार्षिः कार्षि स्वाहा स्वाहा कार्षिरस्य शिकार्षि स्वाहा स्वाहा कार्षिरसि कार्षिरस्य शिकार्षिः कार्षिरस्य पापा शिकार्षि कार्षिरस्य पास्य पापास्य पापामपामपास्य पापामपामपामपापामृध्रमपामपापामृध्रम् मृध्रमपामपां मृध्रगो समुद्रस्य समुद्रस्य मृध्रमपामपां मृध्रगो समुद्रस्य मृध्रगो समुद्रस्य समुद्रस्य मृध्रं मृध्रगो समुद्रस्य वोवः समुद्रस्य मृध्रं मृध्रगो समुद्रस्य वः समुद्रस्य वोवः समुद्रस्य समुद्रस्य वोक्षित्या अक्षित्यैव समुद्रस्य समुद्रस्य वोक्षित्यै वोक्षित्या अक्षित्यै वो वोक्षित्या उदुदक्षित्यै वो वोक्षित्या उदु अक्षित्या उदुदक्षित्या अक्षित्या उन्नयेन य उदक्षित्या अक्षित्या उन्नये उन्नयेन य उदुन्नये इति नये यमग्ने यमग्ने भृत्सु भृत्स्वग्ने यमग्ने भृत्सु अग्ने भृत्सु भृत्स्वग्नेऽग्ने भृत्सु मर्त्यं मर्त्यं भृत्स्वग्नेऽग्ने भृत्सु मर्त्यं मर्त्यं मर्त्यं भृत्सु भृत्सु मर्त्यमाव आवो मर्त्यं भृत्सु भृत्सु मर्त्यमावः स्वेति भृतु सुमर्त्यमाव आवो मर्त्यं मर्त्यमावो वाजेषु वाजेष्वावो मर्त्यं मर्त्यमावो वाजेषु आवो वाजेषु वाजेष्वावो वाजेषु यञ्जं वाजेष्वा वाजेशयम् वाजेषु यञ्जम् वाजेषु वाजेषु यञ्जुना जुनायम् वाजेषु वाजेषु यञ्जुना जुना यञ्जुना इति जुना सयन्तायन्ता ससयन्ता शश्वती शश्वतीर्यन्ता ससयन्ता शश्वती शश्वती शश्वतीर्यन्तायन्ता शश्वतीरशतिशश्वतीर्यन्तायन्ता शश्वतीरिषः शश्वतीरिषतिशश्वतीरिषः इति षः अग्ने अग्ने त्वन्त्वमग्ने रुद्रो रुद्रो अग्ने त्वन्त्वमग्ने रुद्रः रुद्रो रुद्रो अग्ने अग्ने रुद्रो असुरो असुरो रुद्रो अग्ने अग्ने रुद्रो असुरः रुद्रो असुरो असुरो रुद्रो रुद्रो असुरो महो महो असुरो रुद्रो रुद्रो असुरो महः असुरो महो महो असुरो असुरो महो दिवो दिवो महो असुरो असुरो महो दिवः महो दिवो दिवो महो महो दिवस्त्वं वन् दिवो महो महो दिवस्त्वं दिवस्त्वं वन् दिवो दिवस्त्वगुं शर्ध शर्धस्त्वं दिवो दिवस्त्वगुं शर्धः शर्ध शर्धस्त्वं त्वगुं शर्धो मारुतं मारुतगुं शर्धस्त्वं त्वगुं शर्धो मारुतं शर्धो मारुतं मारुतगुं शर्ध शर्धो मारुतं वृक्षः वृक्ष मारुतगुं शर्ध शर्धो मारुतं वृक्षः मारुतं वृक्षः वृक्ष मारुतं मारुतं वृक्ष ईशिष ईशिषे वृक्ष मारुतं मारुतं वृक्ष ईशिषे ईशिष ईशिषे वृक्षः वृक्ष ईशिषेतीशिषेर्वातैस्त्वन्द्वं वातैररुणैरुणैर्वातैस्त्वन्द्वं वातैररुणैर्वातैररुणैर्यास्यास्य ऋणैर्वातैर्वातैररुणैर्यासि ऋणैर्यास्य ऋणैररुणैर्यास्य शङ्गजः शङ्गजो ऋणैरऋणैर्यास्य शङ्गजः शङ्गजश्शङ्गजस्त्वं पूषा पूषा त्वगुं शङ्गजश्शङ्गजस्त्वं पूषा शङ्गय इति शङ्गयः पूषा पूषा त्वं त्वं पूषा विधतो विधतः पूषा त्वं त्वं पूषा विधतः पूषा विधतो विधतः पूषा पूषा विधतः पासि पासि विधतः पूषा पूषा विधतः पासि विधतः पासि पासि विधतो विधतः पासि ननु पासि विधतो विधतः पासि नु विधत इति विधतः पासि ननु पासि पासि नुत्मनात्मनानुपासि पासि आवो व आवो राजानगो राजानं व आवो राजानं वो राजानगो राजानं वो राजानमध्वरस्याध्वरस्य राजानं वो राजानमध्वरस्याध्वरस्य राजानगो राजानमध्वरस्य रुद्रगो रुद्रमध्वरस्य राजानगो राजानमध्वरस्य रुद्रम् अध्वरस्य रुद्रगो रुद्रमध्वरस्याध्वरस्य रुद्रगो होतारगो होतारगो रुद्रमध्वरस्याध्वरस्य रुद्रगो होतारम् रुद्रगुं होतारगुं होतारगुं रुद्रगुं रुद्रगुं होतारगुं सत्ययजगुं सत्ययजगुं होतारगुं रुद्रगुं रुद्रगुं होतारगुं सत्ययजम् होतारगुं सत्ययजगुं सत्ययजगुं होतारगुं होतारगुं सत्ययजगुं रोदस्यो रोदस्यो सत्ययजगुं होतारगुं होतारगुं सत्ययजगुं रोदस्यो सत्ययजगुं रोदस्यो रोदस्यो सत्ययजगुं सत्ययजगुं रोदस्यो सत्ययजमिति सत्ययजम् रोदस्योरिति रोदस्यो अग्निम् पुरा पुराग्निमग्निम् पुरातनयत्नोस्तनयत्नोः पुराग्निमग्निम् पुरातनयत्नोः पुरातनयत्नोस्तनयत्नोः पुरा पुरातनयत्नो रचित्ता रचित्तानयत्नोः पुरा पुरातनयत्नो रचित्तानयत्नो रचित्तारचित्तानयत्नोस्तनयत्नो रचित्ताद्धिरण्यरूपगो हिरण्यरूपमचित्तानयत्नोस्तनयत्नो रचित्ताद्धिरण्यरूपम् हरित्ताद्धिरण्यरूपगं हिरण्यरूपमचित्ता रचित्ताद्धिरण्यरूपमवसेवसे हिरण्यरूपमचित्तादचित्ताद्धिरण्यरूपमवसे हिरण्यरूपमवसेवसे हिरण्यरूपगो हिरण्यरूपमवसे गृणध्वं गृणध्वमवसे हिरण्यरूपगो हिरण्यरूपमवसे गृणध्वं हिरण्यरूपमिति हिरण्यरूपम् अवसे गृणध्वं गृणध्वमवसेवसे गृणध्वं गृणध्वमिति गृणध्वम् अग्निर्होता होताग्निरग्निर्होतानि निहोताग्निरग्निर्होतानि होतानि निहोता होतानि शसाद ससादनि होता होतानि शसाद ससादनि निशसादायति यान् इति यान् ससादनि निशसादायति यान् सादायति यान् इति यान् ससाद ससादायति यानुपस्थ उपस्थे यदि यान् ससाद ससादायति यानुपस्थे यानुपस्थे उपस्थ उपस्थे गिजि यानुगिजि यानुपस्थे मातरम् मातुरुपस्थे गिजि यानुगिजि यानुपस्थे मातुः उपस्थे मातुर्मातुरुपस्थ उपस्थे मातुः सुरभौ सुरभौ मातुरुपस्थ उपस्थे मातुः सुरभौ उपस्थ इत्युपस्थे मातुः सुरभौ सुरभौ मातुर्मातुः सुरभावुः सुरभौ मातुर्मातुः सुरभावुः सुरभावुः सुरभौ सुरभावु लोके लोकौ सुरभौ सुरभावु लोके लोके लोकौ लोके इति लोके कविः कविर्युवा युवा कविः पुरुनिष्ठः पुरुनिष्ठः कविर्युवा युवा कविः पुरुनिष्ठः कविः पुरुनिष्ठः पुरुनिष्ठः कविः कविः पुरुनिष्ठार्ता वर्ता वा पुरुनिष्ठः कविः कविः पुरुनिष्ठार्ता वा निष्ठार्ता वर्ता वा पुरुनिष्ठः पुरुनिष्ठार्ता वा धर्ता धर्तर्ता वा पुरुनिष्ठः पुरुनिष्ठार्ता वा धर्ता निष्ठ इति पुरुनिष्ठः वा धर्ता धर्तर्ता वर्ता वा धर्ता कृष्टीनाम् कृष्टीनाम् धर्तर्ता वर्ता वा धर्ता धर्ता कृष्टीनाम् कृष्टीनाम् धर्ता धर्ता कृष्टीनामुतोत कृष्टीनाम् धर्ता धर्ता कृष्टीनामुत कृष्टीनामुतोत कृष्टीनाम् कृष्टीनामुत मध्ये मध्य उत कृष्टीनाम् कृष्टीनामुत मध्ये मध्ये मध्य उतोत मध्य इद्ध इद्धो मध्ये उतोत मध्य इद्धः इद्ध इद्धो मध्ये मध्य इद्धः इद्ध इति इद्धः साद्भीमकरकः साद्भीमो साद्भीमकर्देव वीतिम् देव वीतिमकः साध्वीगो साध्वीमकर्देव वीतिम् कर्देव वीतिम् देव वीतिमकरकर्देव वीतिन्नो नो देव वीतिमकरकर्देव वीतिन्नः देव वीतिन्नो नो देव वीतिम् देव वीतिन्नो अद्याद्यनो देव वीतिम् देव वीतिन्नो अद्या देव वीतिमिति देव वीतिम् अद्याद्यनो नो अद्य यज्ञस्य यज्ञस्याद्यनो नो अद्य यज्ञस्य अद्य यज्ञस्य यज्ञस्याद्याद्य यज्ञस्य जिह्वान् जिह्वान् यज्ञस्याद्याद्य यज्ञस्य जिह्वान् यज्ञस्य जिह्वान् जिह्वान् यज्ञस्य यज्ञस्य जिह्वाम विदाम विदाम जिह्वान् यज्ञस्य यज्ञस्य जिह्वाम विदाम जिह्वाम विदाम विदाम जिह्वान् जिह्वाम विदाम गुह्याम् गुह्याम विदाम जिह्वान् जिह्वाम विदाम गुह्या विदाम गुह्याम् गुह्याम विदाम विदाम गुह्याम् गुह्यामिति गुह्याम् आयुराजुस्स स आयुराजुस्स स आयुरा आयुराजुरागादगादायुराजुरागात् आगादगादागात् सुरभिस्सुरभिरगादागात् सुरभिः अगात्सुरभिस्सुरभिरगादगात् सुरभिर्वसानो वसानस्वरभिरगादगात् सुरभिर्वसानः सुरभिर्वसानो वसानस्वरभिस्सुरभिर्वसानो भद्राम् भद्राम् वसानस्वरभिस्सुरभिर्वसानो भद्राम् वसानो भद्राम् भद्राम् वसानो वसानो भद्रामकरकर्भद्राम् वसानो वसानो भद्रामकः भद्रामकरकर्भद्राम् भद्रामकर्देवहूतिम् देवहूतिमकर्भद्राम् भद्रामकर्देवहूतिम् कर्देवहूतिम् देवहूतिमकरकर्देवहूतिन्नो नो देवहूतिमकरकर्देवहूतिन्नः देवहूतिन्नो नो देवहूतिम् देवहूतिन्नो अद्याद्यनो देवहूतिम् देवहूतिन्नो अद्या देवहूतिमिति देवाहूतिम् अद्याद्यनो नो अद्या अद्येत्यद्या क्रन्ददग्निरग्निरक्रन्ददक्रन्ददग्निस्तनजन् स्तनजन्नग्निरक्रन्ददक्रन्ददग्निस्तनजन् अग्निस्तनयन् स्तनयन्नग्निरग्निस्तनयन्निवेव स्तनयन्नग्निरग्निस्तनयन्निव स्तनजन्निवेव स्तनजन् स्तनजन्निवद्यौर्द्यौरिवस्तनजन् स्तनजन्निवद्यौर्द्यौरिवेवद्यौः क्षामक्षामद्यौरिवेवद्यौः क्षामायोः क्षामक्षामद्यौर्द्यौः क्षामारेरिहद्रेरिहत्क्षामद्यौर्द्यौः क्षामारेरिहत् क्षामारेरिहद्रेरिहत्क्षामक्षामारेरिहद्वीरुधो वीरुधोरेरिहत्क्षामक्षामारेरिहद्वीरुधः रेरिहद्वीरुधो वीरुधोरेरिहद्रेरिहद्वीरुधः समञ्जन् समञ्जन वीरुधोरेरिहद्रेरिहद्वीरुधः समञ्जन् वीरुधः समञ्जन् समञ्जन वीरुधो वीरुधः समञ्जन् समञ्जन्निति समञ्जन् सद्योजज्ञानो जज्ञानः सद्यः सद्योजज्ञानो विविजज्ञानः सद्यः सद्योजज्ञानो विज्ञानो विविजज्ञानो जज्ञानो विहिः विजज्ञानो जज्ञानो विहिः विमिः गुंहि विमिः गुंहिः मिद्ध इद्ध ईगुंहिः मिद्धः मिद्ध इद्ध ईमे मिद्धो अक्षदक्षदिद्ध ईमे मिद्धो अक्षयद् इद्धो अक्षदक्षदिद्ध इद्धो अक्षदाख्यदिद्ध इद्धो अक्षदा अक्षदाख्यदक्षदा रोदसी रोदसी आख्यदक्षदा रोद आरोदसी भानुना भानुना रोदसी आरोदसी भानुना रोदसी भानुना भानुना रोदसी भानुना भाति भाति भानुना रोदसी भानुना भाति रोदसी इति रोदसी भानुना भाति भाति भानुना भात्यन्तरन्तर्भाति भानुना भानुना भात्यन्तः भात्यन्तरन्तर्भाति भात्यन्तः अन्तरित्यन्तः सोनित्वे वसूनि पूर्वणीक पूर्वणीक वसूनित्वे वसूनि पूर्वणीक वसूनि पूर्वणीक पूर्वणीक वसूनि पूर्वणीक होतर होतः पूर्वणीक वसूनि पूर्वणीक होतः पूर्वणीक होतर होतः पूर्वणीक पूर्वणीक होतर् दोषा दोषा होतः पूर्वणीक पूर्वणीक होतर् दोषा होतर्दोषा दोषा होतर् होतर् दोषा वस्तोर्वस्तोर्दोषा होतर् होतर् दोषा वस्तोः दोषा वस्तोर्वस्तोर्दोषा दोषा वस्तोरा वस्तोर्दोषा दोषा वस्तोरा वस्तोरा वस्तोर्वस्तोरेरिर ईरिर आवस्तोर्वस्तोरेरिरे एरिर ईरिर एरिरे यज्ञजासो यज्ञजास ईरिर एरिरे यज्ञजासः ईरिरे यज्ञजासो यज्ञजास ईरिर ईरिरे यज्ञजासः यज्ञजास इति यज्ञजासः क्षामेवे वक्षामक्षामेव विश्वा विश्वे वक्षामक्षामेव विश्वा विश्वा विश्वेवेव विश्वा भुवनानि भुवनानि विश्वेवेव विश्वा भुवनानि विश्वा भुवनानि भुवनानि विश्वा विश्वा भुवनानि यस्मिन् यस्मिन् भुवनानि विश्वा विश्वा भुवनानि यस्मिन् भुवनानि यस्मिन् यस्मिन् भुवनानि भुवनानि यस्मिन् सगौ संयस्मिन् भुवनानि भुवनानि यस्मिन् सं यस्मिन् सगौ संयस्मिन् यस्मिन् सगौ सौभगानि सौभगानि संयस्मिन् यस्मिन् सगौ सौभगानि सगौ सौभगानि सौभगानि सगौ सगौ सौभगानि दधिरे दधिरे सौभगानि सगौ सगौ सौभगानि दधिरे सौभगानि दधिरे दधिरे सौभगानि सौभगानि दधिरे पावके पावके दधिरे सौभगानि सौभगानि दधिरे पावके दधिरे पावके पावके दधिरे दधिरे पावके पावके स्तास्तुभ्यं दुभ्यन्ता अङ्गिरस्तमा अङ्गिरस्तमतास्तुभ्यं दुभ्यन्ता अङ्गिरस्तमा अङ्गिरस्तमा अङ्गिरस्तमतास्ता अङ्गिरस्तम विश्वा विश्वा अङ्गिरस्तमतास्ता अङ्गिरस्तम विश्वा अङ्गिरस्तम विश्वा विश्वा अङ्गिरस्तमाङ्गिरस्तम विश्वा सुक्षितयः सुक्षितयो विश्वा अङ्गिरस्तमाङ्गिरस्तम विश्वा सुक्षितयः अङ्गिरस्तमेत्यङ्गिरः तमा सुक्षितयः सुक्षितयो विश्वा विश्वा सुक्षितयः पृथक् पृथक् सुक्षितयो विश्वा विश्वा सुक्षितयः पृथक् सुक्षितयः पृथक् पृथक् सुक्षितयः सुक्षितयः पृथक् सुक्षितय इति सुक्षितयः पृथक् इति पृथक् अग्ने कामाय कामायाग्ने ज्ञे कामाय येमिरे येमिरे कामायाग्ने ज्ञे कामाय येमिरे कामाय येमिरे येमिरे कामाय कामाय येमिरे येमिर इति येमिरे श्यामतन्तमश्यामाश्यामतं कामं कामन्तमश्यामाश्यामतं कामम् तं कामं कामन्तं काममग्ने अग्ने कामन्तं काममग्ने कामग्ने अग्ने कामं काममग्ने तव तवा अग्ने कामं काममग्ने तव अग्ने तव तवा अग्ने अग्ने तवोत्युदीतवाग्ने अग्ने अश्यामद्युम्नम् अश्यामद्युम्नम् युम्नम् घृतप्रदीको घृतयो निरेधि घृतप्रदीक इति घृता प्रतीकः घृतयो निरेध्येति घृतयो घृतयो निरेधि घृतयो निरिति घृता यो निधीत्येधि घृतम् पीत्वा पीत्वा घृतम् घृतम् पीत्वा मधु मधु पीत्वा घृतम् घृतम् पीत्वा मधु पीत्वा मधु मधु पीत्वा पीत्वा मधु चारु चारु मधु पीत्वा पीत्वा मधु चारु मधु चारु चारु मधु मधु चारु गव्यम् गव्यम् चारु मधु मधु चारु गव्यम् चारु गव्यम् गव्यम् चारु चारु गव्यम् पिता पिता गव्यम् चारु चारु गव्यम् पिता गव्यम् पिता पिता गव्यम् गव्यम् पितेवेव पिता गव्यम् गव्यम् पितेव पितेवेव पिता पितेव पुत्रम् पुत्रमिव पिता पितेव पुत्रम् पुत्रम् पुत्रमिवेव पुत्रमभ्यभिपुत्रमिवेव पुत्रमभि पुत्रमभ्यभिपुत्रम् पुत्रमभिरक्षतादभिपुत्रम् पुत्रमभिरक्षतादभ्यभिरक्षतादिममिमगो रक्षतादभ्यभिरक्षतादिमम् क्षतादिममिमगुम् रक्षतादरक्षतादिमम् इममिमम् तस्मै ते तस्मै तस्मै ते प्रतिहर्यते प्रतिहर्यते ते तस्मै तस्मै ते प्रतिहर्यते प्रतिहर्यते प्रतिहर्यते ते ते प्रतिहर्यते जातवेदो जातवेदः प्रतिहर्यते ते ते प्रतिहर्यते जातवेदः प्रतिहर्यते जातवेदो जातवेदः प्रतिहर्यते प्रतिहर्यते जातवेदो विचरुषणे विचरुषणे जातवेदः प्रतिहर्यते प्रतिहर्यते जातवेदो विचरुषणे हर्यत इति प्रतिहर्यते जातवेदो विचरुषणे विचरुषणे जातवेदो जातवेदो विचरुषणे जातवेद इति जातवेदः विचरुषण इति विचरुषणे अग्ने जनामि जनाम्यग्ने अग्ने जनामि सुष्टुतिगो सुष्टुतिं जनाम्यग्ने अग्ने जनामि सुष्टुतिं जनामि सुष्टुतिगो सुष्टुतिं जनामि जनामि सुष्टुतिं सुष्टुतिमिति सुस्तुतिं दिवस्परि परि दिवो दिवस्परि प्रथमं प्रथमं परि दिवो दिवस्परि प्रथमं परिप्रथमं प्रथमं परिपरि प्रथमं यज्ञे यज्ञे प्रथमं परिपरि प्रथमं यज्ञे प्रथमं यज्ञे यज्ञे प्रथमं प्रथमं यज्ञे अग्निरग्निर्यज्ञे प्रथमं प्रथमं यज्ञे अग्निः यज्ञे अग्निरग्निर्यज्ञे यज्ञे अग्निरस्मदस्मदग्निर्यज्ञे यज्ञे अग्निरस्मद् अग्निरस्मदस्मदग्निरग्निरस्मद्विलीयम् द्वितीयमस्मदग्निरग्निरस्मद्विलीयम् अस्मद्वितीयम् द्वितीयमस्मदस्मद्वितीयम् परिपरि द्वितीयमस्मदस्मद्वितीयम् परि द्वितीयम् परिपरि द्वितीयम् द्वितीयम् परिजातवेदा जातवेदाः परिद्वितीयम् द्वितीयम् परिजातवेदाः परिजातवेदा जातवेदाः परिपरिजातवेदाः जातवेदा इति जाता वेदाः तृतीयमप्स्वप्सु तृतीयम् तृतीयमप्सु नृमणा नृमणा अप्सु तृतीयम् तृतीयमप्सु नृमणा अप्सु नृमणा नृमणा अप्स्वप्सु नृमणा अजस्रमजस्र नृमणा अप्स्वप्सु नृमणा अजस्रम् अप्स्वित्यपोत्सु नृमणा अजस्रमजस्र नृमणा नृमणा अजस्रमिन्धान इन्धानोजस्रम् नृमणा नृमणा अजस्रमिन्धानः नृमणा इति नृमणा अजस्रमिन्धान इन्धानोजस्रमजस्रमिन्धान एनमेनमिन्धानोजस्रमजस्रमिन्धान एनम् इन्धान एनमेनमिन्धान इन्धान एनञ्जरते जरत एनमिन्धान इन्धान एनञ्जरते एनञ्जरते जरत एनमेनञ्जरते स्वाधी स्वाधीर्जरत एनमेनञ्जरते स्वाधीः जरते स्वाधी स्वाधीर्जरते जरते स्वाधी स्वाधीरिति स्वाधीः शुचिः पावक पावक शुचिः शुचिः पावकवन्यो वन्यः पावक शुचिः शुचिः पावकवन्यः पावकवन्यो वन्यः पावक पावकवन्योऽग्नेऽग्ने वन्यः पावक पावकवन्योऽग्ने वन्योऽग्नेऽग्ने वन्यो वन्योऽग्ने बृहद्ग्ने वन्यो वन्योऽग्ने बृहद् अग्ने बृहद् बृहदग्नेऽग्ने बृहद्विवि बृहदग्नेऽग्ने बृहद्वि बृहद्विवि बृहद् बृहद्विरोचसे रोचसे वि बृहद् बृहद्विरोचसे रोचसे रोचसे विरोचसे इति रोचसे घृतेभिर्घृतेभिस्त्वम् त्वम् घृतेभिराहुत आहुतो घृतेभिस्त्वम् त्वम् घृतेभिराहुतः घृतेभिराहुत आहुतो घृतेभिर्घृतेभिराहुतः आहुत इत्याहुतः रुक्मो दृशानो दृशानो रुक्म उर्व्योर्व्या रुक्मो दृशानो दृशानो रुक्म उर्व्या रुक्म उर्व्योर्व्या रुक्मो रुक्म उर्व्या विव्युर्व्या रुक्मो रुक्म उर्व्या विव्युर्व्योर्व्याव्यद्यौ दद्यौद्व्युर्व्योर्व्याव्यद्यौ यद्यौ दद्यौ दिव्यद्यौ दुर्मरुषम् दुर्मरुषमद्यौ दिव्यद्यौ दुर्मरुषम् अद्यौ दुर्मरुषम् दुर्मरुषमद्यौ दद्यौ दुर्मरुषमायुराजुर्दुर्मरुषमद्यौ दद्यौ दुर्मरुषमायुः दुर्मरुषमायुराजुर्दुर्मरुषम् दुर्मरुषमायुश्रिये श्रिय आयुर्दुर्मरुषम् दुर्मरुषमायुश्रिये दुर्मरुषमिति दुः मरुषम् आयुश्रिये श्रिय आयुरायुश्रिये रुचानो रुचानश्रिय आयुरायुश्रिये रुचानः श्रियेरुचानो रुचानश्रिये श्रिये रुचानः चान इति रुचानः अग्निरमृतो अमृतो अग्निरग्निरमृतो अभवदभवदमृतो अग्निरग्निरमृतो अभवत् अमृतो अभवदभवदमृतो अमृतो अभवद्वयोभिर्वयोभिरभवदमृतो अमृतो अभवद्वयोभिः अभवद्वयोभिर्वयोभिरभवदभवद्वयोभिर्यद्यद्वयोभिरभवदभवद्वयोभिर्यद् विश्वायश्च ऋषणीश्च ऋषणीर्यो विश्वा विश्वायश्च योगुष्या योगुं शिपवसे पवस आ योगुष्या योगुं शिपवस आ पवस आ योगुष्या योगुं शिपवस आ पवस आ पवसे पवस आ सुभ सुभा पवस सुवासे पवसासुवासुवासुवासुवोर्जमूर्जगुं सुवासुवोर्जम् सुवोर्जमूर्जगुं सुवसुवोर्जमिषमिषमूर्जगुं सुवसुवोर्जमिषम् ऊर्जमिषमिषमूर्जमूर्जमिषम् चचे शमूर्जमूर्जमिषम् चिषम् चचे शमिषम् जनो नश्चे शमिषम् जनः जनो नश्च च नः इति नः आरे बाधस्व बाधस्वार आरे बाधस्व दुच्छुनाम् दुच्छुनाम् बाधस्वार आरे बाधस्व दुच्छुनाम् बाधस्व दुच्छुनाम् दुच्छुनाम् बाधस्व बाधस्व दुच्छुनाम् दुच्छुनामिति दुच्छुनाम् अग्ने पवस्व पवस्वाग्ने अग्ने पवस्व स्वपा स्वपाः पवस्वाग्ने अग्ने पवस्व स्वपाः स्वस्वपा स्वपाः पवस्व पवस्व स्वपा अस्मे अस्मे स्वपाः पवस्व पवस्व स्वपा अस्मे अस्मे अस्मे स्वपा स्वपा अस्मे वर्चो वर्चो अस्मे स्वपा स्वपा अस्मे वर्चः स्वपा इति सु अपाः अस्मे वर्चो वर्चो अस्मे अस्मे वर्चः सुवीर्यगो सुवीर्यम् वर्चो अस्मे अस्मे वर्चः सुवीर्यम् अस्मे इत्यस्मे सुवीर्यगो सुवीर्यम् वर्चो वर्चः सुवीर्यम् सुवीर्यमिति सुवीर्यम् दधत्पोषम् पोषम् दधत् दधत्पोषको रजगो रजम् पोषम् दधत् दधत्पोषको रजम् पोषको रजगो रजम् पोषम् पोषको रजम् मयि मयि रजम् पोषम् पोषको रजम् मयि रजम् मयि मयि रजगो रजम् मयि मयीति मयि ज्ञे पावक पावकाग्ने ज्ञे पावक रोचष रोचिषा पावकाग्ने ज्ञे पावक रोचषा रोचिषा रोचिषा पावक पावक रोचिषा मन्द्रया मन्द्रया रोचिषा पावक पावक रोचिषा मन्द्रया रोचिषा मन्द्रया मन्द्रया रोचिषा रोचिषा मन्द्रया देवदेव मन्द्रया रोचिषा रोचिषा मन्द्रया देव मन्द्रया देवदेव मन्द्रया मन्द्रया देव जिह्वया जिह्वया देव मन्द्रया मन्द्रया देव जिह्वया देव जिह्वया जिह्वया देवदेव जिह्वया जिह्वयेत् जिह्वया देवान् देवाना देवानुवक्षि वक्षि देवाना देवानुवक्षि देवानुवक्षि वक्षि देवान् देवानुवक्षि यक्षि यक्षि वक्षि देवान् देवानुवक्षि यक्षि वक्षि यक्षि यक्षि वक्षि वक्षि यक्षि च यक्षि वक्षि वक्षि यक्षि च यक्षि च यक्षि यक्षि च चेति च नो नः सनः पावक पावक नः सनः पावक पावक पावक नो नः पावक दीदिवो दीदिवः पावक नो नः पावक दीदिवः पावक दीदिवो दीदिवः पावक पावक दीदिवोऽग्ने ग्ने दीदिवः पावक पावक दीदिवोऽग्ने दीदिवोऽग्ने ग्ने दीदिवो दीदिवोऽग्ने देवान् अग्ने दीदिवो दीदिवोऽग्ने देवान् अग्ने देवान् देवागुम् अग्ने ग्ने देवागुम् इहेह देवागुम् अग्ने ग्ने देवागुम् इहा देवागुम् इहेह देवान् देवागुम् इहेह देवान् देवागुम् इहा हे हे हावहव हे हे हावह हावहव हावह हे दिवः यज्ञम् यज्ञमुपोपयज्ञगो हविरहविर्यज्ञमुपोपयज्ञगो हविः यज्ञगुम् हविरहविर्यज्ञम् यज्ञगुम् हविश्च च हविर्यज्ञम् यज्ञगुम् हविश्च हविश्च च हविरहविश्च नो नश्च हविरहविश्च नः नो नश्च च नः इति नः अग्निश्रुतिव्रततमश्रुतिव्रततमोऽग्निरग्निश्रुतिव्रततमश्रुतिश्रुतिव्रततमश्रुतिः शुचिव्रततमश्रुतिश्रुतिव्रततमश्रुतिर्विप्रोऽविप्रश्रुतिश्रुतिव्रततमश्रुतिव्रततमश्रुतिर्विप्रः ुतिर्विप्रश्रुतिः कविः कविः शुचिर्विप्रोऽविप्रश्रुतिः कविः शुचिः कविः कविः शुचिश्रुचिः कविः कविरिति कविः रोचते रोचते शुचिश्रुचि रोचत आहुत आहुतो रोचते शुचिश्रुचि रोहत आहुतः रोचत आहुत आहुतो रोचते रोचत आहुतः आहुत इत्याहुतग्ने अग्न उदुदग्ने शुचय शुचयो अग्न उदुदग्ने शुचयः शुचय शुचयो अग्ने अग्ने शुचयस्तव तव शुचयो अग्ने अग्ने शुचयस्तव शुचयस्तव तव शुचय शुचयस्तव शुक्राः शुक्रास्तव शुचय शुचयस्तव शुक्राः शुक्राः शुक्रास्तव तव शुक्राभ्राजन्तो भ्राजन्तः शुक्रास्तव तव शुक्राभ्राजन्तः शुक्राभ्राजन्तो भ्राजन्तः शुक्राः शुक्राभ्राजन्त एरत एरते भ्राजन्तः शुक्राः शुक्राभ्राजन्त एरते भ्राजन्त एरत एरते भ्राजन्तो भ्राजन्त एरते एरथ इति एरते ज्योतिगुंश ज्योतिगुंश तव तव ज्योतिगुष्यर्चयो अर्चयो ज्योतिगुंश तव तव ज्योतिगुष्यर्चयः ज्योतिगुष्यर्चयो अर्चयो ज्योतिगुंश ज्योतिगुष्यर्चयः इत्यर्चयः ॐ कृष्णयजुर्वेदतैत्रीयशाखायाम् प्रथमकाण्डे तृतीयप्रपाठकस्य घनपाराजनः समाप्तः।